अथ पञ्चमकाण्डे चतुर्थप्रश्नस्य घनपाठः आरम्भः। धत्ते थोसेन्द्रमथो धत्ते धत्ते थोसेन्द्रम् अथोसेन्द्रगुंसेन्द्रमथो अथोसेन्द्रमेवैव सेन्द्रमथो अथोसेन्द्रमेव सेन्द्रमेवैव सेन्द्रगुंसेन्द्रमेवाग्निमग्निमेव सेन्द्रगुंसेन्द्रमेवाग्निम् सेन्द्रमिति सा इन्द्रम् जनुते भवत्यात्मनात्मना भवति जनुते भवत्यात्मनात्मना भवति भवत्यात्मना परा परात्मना भवति भवत्यात्मना परा आत्मना परा परात्मनात्मना परास्यास्य परात्मनात्मना परास्यास्य परा परास्य भ्रातृव्यो भ्रातृव्योऽस्य परा परास्य भ्रातृव्यः भ्रातृव्यो भ्रातृव्यो स्यास्य भ्रातृव्यो भवति भवति भ्रातृव्यो स्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवति यज्ञो यज्ञो भवति भ्रातृव्यो भ्रातृव्यो भवति यज्ञः भवति यज्ञो यज्ञो भवति भवति यज्ञो देवेभ्यो देवेभ्यो यज्ञो भवति भवति यज्ञो देवेभ्यः यज्ञो देवेभ्यो देवेभ्यो यज्ञो यज्ञो देवेभ्यो पापदेवेभ्यो यज्ञो यज्ञो देवेभ्यो पाप देवेभ्यो देवेभ्यो पा आक्रामदक्रामदप देवेभ्यो देवेभ्यो पा आक्रामद आक्रामदक्रामदपापा आक्रामत्तन्दमक्रामदपापा आक्रामत्तम् रामत्तन्दमक्रामदक्रामत्तमवरुधमवरुधन्तमक्रामदक्रामत्तमवरुधम् तमवरुधमवरुधन्तन्तमवरुधन्ननावरुधन्तन्तमवरुधन्नावरुधन्ननावरुधमवरुधन्ना शक्नुवन्ना शक्नुवन्ना वरुधमवरुधन्ना शक्नुवन् वरुधमित्यवारुधम् ना शक्नुवन्न शक्नुवन्दना शक्नुवन्ते ते शक्नुवन्दना शक्नुवन्ते शक्नुवन्ते ते शक्नुवन्न शक्नुवन्त एता एतास्ते शक्नुवन्न शक्नुवन्त एता एता एतास्ते त एता यज्ञतनोर्यज्ञतनोरेतास्ते त एता यज्ञतनो एता यज्ञतनोर्यज्ञतनोरेता एता यज्ञतनोरपश्यन्नपश्यनु यज्ञतनोरेता एता यज्ञतनोरपश्यन् यज्ञतनोरपश्यन्न पश्यनु यज्ञतनोर्यज्ञतनोरपश्यन्तास्ता अपश्यनु यज्ञतनोर्यज्ञतनोरपश्यन्ताः अपश्यन्तास्ता अपश्यन्न पश्यन्ता उपोपता अपश्यन्न पश्यन्ता उपा उपोपतास्ता उपादधतादधतोपतास्ता उपादधता उपादधतादधतोपोपादधतताभिस्ताभिरदधतोपोपादधतताभिः यज्ञमुपदधात्यपदधाति यज्ञमेवैव यज्ञमुपदधात्यपदधाति यज्ञमेव पदधातीत्युपदधाति यज्ञमेवैव यज्ञ यज्ञम् यज्ञमेव ताभिस्ताभिरेव यज्ञम् यज्ञमेव ताभिः देवताभिस्ताभिरेवैव ताभिर्यजमानो यजमानस्ताभिरेवैव ताभिर्यजमानः ताभिर्यजमानो यजमानस्ताभिस्ताभिर्यजमानो वायजमानस्ताभिस्ताभिर्यजमानो वायजमानो वायजमानो यजमानो वरुन्धे रुन्धे वयजमानो यजमानो वरुन्धे रुन्धे रुन्धे वा वरुन्धे त्रयस्त्रिंशतम् त्रयस्त्रिंशतगोरुन्धे वा वरुन्धे त्रयस्त्रिंशतम् रुन्धे त्रयस्त्रिंशतम् त्रयस्त्रिंशतगोरुन्धे रुन्धे त्रयस्त्रिंशतमुपवत्त्रयस्त्रिंशतगोरुन्धे रुन्धे त्रयस्त्रिंशतमुपत्रयस्त्रिंशतम् त्रयस्त्रिंशतमुपदधाति दधात्युपत्रयस्त्रिंशतम् त्रयस्त्रिंशतमुपदधाति त्रयस्त्रिंशतमिति त्रयः त्रिंशतम् उपदधातिदधात्युपोपदधाति त्रयस्त्रिंशत्त्रयस्त्रिंशद्दधात्युपोपदधातित्रयस्त्रिंशत् त्रयस्त्रिंशत्त्रयस्त्रिंशद्दधाति त्रयस्त्रिंशद्वै देवता देवता वै त्रयस्त्रिंशत्त्रयस्त्रिंशद्वै देवताः त्रयस्त्रिंशदिति त्रयः त्रिंशत् देवता देवता वै वै देवताः देवता देवताः देवता एवैव देवता देवता एव वा वैव देवता देवता एव वा एवा वा वै वै वा वरुन्धे रुन्धे वै वै वा वरुन्धे रुन्धे रुन्धे वा वरुन्धेऽथो अथो रुन्धे वा वरुन्धेऽथो रुन्धेऽथो अथो रुन्धे रुन्धेऽथो सात्मानको सात्मानमथो रुन्धे रुन्धेऽथो सात्मानम् अथो सात्मानको सात्मानमथो अथो सात्मानमेवैव सात्मानमथो अथो सात्मानमेव अथो इत्यथो सात्मानमेवैव सात्मानको सात्मानमेवाग्निमग्निमेव सात्मानको सात्मानमेवाग्निम् सात्मानमिति सा आत्मानम् ैवाग्निमग्निमेवैवाग्निगुंसतनुगुंसतनुमग्निमेवैवाग्निगुंसतनुम् अग्निगुंसतनुगुंसतनुमग्निमग्निगुंसतनुम् जनुते जनुते सतनुमग्निमग्निगुंसतनुम् जनुते चिनुते चिनुते सतनुगुंसतनुम् चिनुते सात्मा सात्मा चिनुते सतनुगुंसतनुम् चिनुते सात्मा सतनुमिति सा तनुम् सात्मा सात्मा चिनुते चिनुते सात्मामुष्मिन्नमुष्मिन् सात्मा जनिते जनिते सात्मामुष्मिन् सात्मामुष्मिन्नमुष्मिन् सात्मा सात्मामुष्मिन् लोके लोके मुष्मिन् सात्मा सात्मामुष्मिन् लोके सात्मेति सा आत्मामुष्मिन् लोके लोके मुष्मिन्नमुष्मिन् लोके भवति भवति लोके मुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः यो यो भवति भवति य एवमेवञ्यो भवति भवति य एवम् य एवमेवञ्यो य एवम् वेद वेदैवञ्यो य एवम् वेद एवम् वेद वेदैवमेवम् वेद ज्योतिष्मतिर्ज्योतिष्मतिर्वेदैवमेवम् वेद ज्योतिष्मति वेद ज्योतिष्मतिर्ज्योतिष्मतिर्वेद वेद ज्योतिष्मतिरुपोप ज्योतिष्मतिर्वेद वेद ज्योतिष्मतिरुपा ज्योतिष्मतिरुपोप ज्योतिष्मतिर्ज्योतिष्मतिरुप दधाति दधात्युप ज्योतिष्मति ज्योतिष्मतिरुपदधाति उपदधाति दधात्युपोपदधाति ज्योतिर्ज्योतिर्दधात्युपोपदधाति ज्योतिः दधाति ज्योतिर्ज्योतिर्दधाति दधाति ज्योतिरेवैव ज्योतिर्दधाति दधाति ज्योतिरेव ज्योतिरेवैव ज्योतिर्ज्योतिरेवास्मिन्नस्मिन्नेव ज्योतिर्ज्योतिरेवास्मिन् एवास्मिन्नस्मिन्नेवैवास्मिन् दधाति दधात्यस्मिन्नेवैवास्मिन् दधाति अस्मिन् दधाति दधात्यस्मिन्नस्मिन् ेताभिरेताभिर्दधात्यस्मिन्नस्मिन् दधात्येताभिरेताभिर्दधाति दधात्येताभिर्वैव एताभिर्दधाति दधात्येताभिर्वै एताभिर्वैव एताभिरेताभिर्वा अग्निरग्निर्वा एताभिरेताभिर्वा अग्निः अग्निरग्निर्वैव अग्निश्चितश्चितो अग्निर्वैव अग्निश्चितः अग्निश्चितश्चितो अग्निरग्निश्चितो ज्वलति ज्वलति चितो अग्निरग्निश्चितो ज्वलति ज्वलति ज्वलति चितश्चितोज्वलतिताभिस्ताभिर्ज्वलति चितश्चितोज्वलतिताभिः ज्वलतिताभिस्ताभिर्ज्वलति ज्वलतिताभिरेवैव ताभिर्ज्वलति ज्वलति ताभिरेव ताभिरेवैव ताभिस्ताभिरेवैनमे नमेव ताभिस्ताभिरेवैनम् ेनकोसकोसमेनमेनकोसमिन्ध इन्धे समेनमेनकोसमिन्धे समिन्ध इन्धे सकोसमिन्ध उभयोरुभयोरिन्धे सकोसमिन्ध उभयोः इन्ध उभयोरुभयोरिन्ध इन्ध उभयोरस्मा अस्मा उभयोरिन्ध इन्ध उभयोरस्मै उभयोरस्मा अस्मा उभयोरुभयोरस्मै लोकयोर्लोकयोरस्मा उभयोरुभयोरस्मै लोकयोः स्मै लोकयोर्लोकयोरस्मा अस्मै लोकयोर्ज्योतिर्ज्योतिर्लोकयोरस्मा अस्मै लोकयोर्ज्योतिः लोकयोर्ज्योतिर्ज्योतिर्लोकयोर्लोकयोर्ज्योतिर्भवति भवति ज्योतिर्लोकयोर्लोकयोर्ज्योतिर्भवति ज्योतिर्भवति भवति ज्योतिर्ज्योतिर्भवति नक्षत्रेष्टका नक्षत्रेष्टका भवति ज्योतिर्ज्योतिर्भवति नक्षत्रेष्टका नक्षत्रेष्टका नक्षत्रेष्टका भवति भवति नक्षत्रेष्टका उपोपनक्षत्रेष्टका भवति भवति नक्षत्रेष्टका उपाक्षत्रेष्टका उपोपनक्षत्रेष्टका नक्षत्रेष्टका उपदधाति तथात्युपनक्षत्रेष्टका नक्षत्रेष्टका उपदधाति नक्षत्रेष्टका इति नक्षत्रा इष्टका उपदधाति तथात्युपोपदधात्येतान्येतानि तथात्युपोपदधात्येतानि तथात्येतान्येतानि दधाति तथात्येतानि वैव एतानि दधाति तथात्येतानि एतानि वै वा एतान्येतानि वै दिवो दिवो वा एतान्येतानि वै दिवः वै दिवो दिवो वै वै दिवो ज्योतिगुंषिज्योतिगुंषि दिवो वै वै दिवो ज्योतिगुंषि दिवो ज्योतिगुंषि ज्योतिगुंषि दिवो दिवो ज्योतिगुंषि तानि तानि ज्योतिगुंषि दिवो दिवो ज्योतिगुंषि तानि ज्योतिगुंषि तानि तानि ज्योतिगुंषि ज्योतिगुंषि तान्येवैव तानि ज्योतिगुंषि ज्योतिगुंषि तान्येव ेवैव तानि तान्येव वैव तानि तान्येव वावरुन्धे रुन्धे वावरुन्धे सुकृतागो सुकृतागो रुन्धे वावरुन्धे सुकृता सुकृतागो सुकृतागो रुन्धे रुन्धे सुकृतां वै वै सुकृतागो रुन्धे रुन्धे सुकृतां वै सुकृतां वै वै सुकृतागो सुकृतां वा एतान्येतानि वै सुकृतागो सुकृतां वा एतानि एतान्येतानि वैव एतानि ज्योतिगुंषि ज्योतिगुष्येतानि वैव एतानि ज्योतिगुंषि एतानि ज्योतिगुंषि ज्योतिगुष्येतान्येतानि ज्योतिगुंषि यद्यज्योतिगुष्येतान्येतानि ज्योतिगुंषि यत् ज्योतिगुंषि यद्यज्योतिगुंषि ज्योतिगुंषि यन्नक्षत्राणि नक्षत्राणि ज्योतिगुंषि ज्योतिगुंषि यन्नक्षत्राणि यन्नक्षत्राणि नक्षत्राणि यद्यन्नक्षत्राणि तानि तानि नक्षत्राणि यद्यन्नक्षत्राणि तानि नक्षत्राणि तानि तानि नक्षत्राणि नक्षत्राणि तान्येवैव तानि नक्षत्राणि नक्षत्राणि तान्येव तान्येवैव तानि तान्येव आप्नोत्याप्नोत्येव तानि तान्येवाप्नोति एवाप्नोत्याप्नोत्येवैवाप्नोत्यथो अथो आप्नोत्येवैवाप्नोत्यथो आप्नोत्यथो अथो आप्नोत्या आप्नोत्यथो अनुकाशमनुकाशमथो आप्नोत्याप्नोत्यथो अनुकाशम् अथो अनुकाशमनुकाशमथो अथो अनुकाशमेवैवानुकाशमथो अथो अनुकाशमेव अथो इत्यथो अनुकाशमेवैवानुकाशमनुकाशमेवैतान्येतान्येवानुकाशमनुकाशमेवैतानि अनुकाशमित्यनु ेवैतान्येतान्येवैवैतानि ज्योतिगुंषि ज्योतिगुष्येतान्येवैवैतानि ज्योतिगुंषि एतानि ज्योतिगुंषि ज्योतिगुष्येतान्येतानि ज्योतिगुंषि कुरुते कुरुते ज्योतिगुष्येतान्येतानि ज्योतिगुंषि कुरुते ज्योतिगुंषि कुरुते कुरुते ज्योतिगुंषि ज्योतिगुंषि कुरुते सुवर्गस्य सुवर्गस्य कुरुते ज्योतिगुंषि ज्योतिगुंषि कुरुते सुवर्गस्य सुवर्गस्य गुरुते गुरुते सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य गुरुते गुरुते सुवर्गस्य लोकस्य सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्यानुख्यात्या अनुख्यात्यै लोकस्य सुवर्गस्य सुवर्गस्य लोक लोकस्यानुख्याति सुवर्गस्येति गस्यानुख्यात्या अनुख्याति लोकस्य लोकस्यानुख्याति यद्यदनुख्याति लोकस्य लोकस्यानुख्याति यत् अनुख्याति यद्यदनुख्यात्या अनुख्याति यत् सर्गस्पृष्टाः सर्गस्पृष्टा यदनुख्यात्या अनुख्याति यत् सर्गस्पृष्टाः अनुख्यात्या इत्यनुख्याति यत् सर्गस्पृष्टाः सर्गस्पृष्टा यद्यत् सर्गस्पृष्टा उपदध्यात् उपदध्यात् सर्गस्पृष्टा यद्यत् सर्गस्पृष्टा सर्गस्पृष्टा उपदध्यादुपदध्यात् सर्गस्पृष्टाः सर्गस्पृष्टा उपदध्यात् वृष्ट्यै वृष्ट्या उपदध्यात् सर्गस्पृष्टाः सर्गस्पृष्टा उपदध्यात् दृश्यै सर्गस्पृष्टा इति उपदध्यात् दृश्यै वृष्ट्या उपदध्यादुपदध्यात् दृश्यै लोकम् लोकम् वृष्ट्या उपदध्यादुपदध्यात् दृश्यै लोकम् उपदध्यादित्युपदध्यात् दृश्यै लोकम् लोकम् वृष्ट्यै वृष्ट्यै लोकमप्यपि लोकम् वृष्ट्यै वृष्ट्यै लोकमपि लोकमप्यपि लोकम् लोकमपि दध्यात् दध्यादपि लोकम् लोकमपि दध्यात् दध्यात् दध्यादप्यपि दध्यादवर्षुको वर्षुको दध्यादप्यपि दध्यादवर्षुकः वर्षुको वर्षुको दध्यात् दध्यादवर्षकः पर्जन्यः पर्जन्यो वर्षुको दध्यात् दध्यादवर्षकः पर्जन्यः वर्षकः पर्जन्यः पर्जन्यो वर्षुको वर्षकः पर्जन्य स्यात् स्यात् पर्जन्यो वर्षुको वर्षकः पर्जन्य स्यात् स्यात् स्यात् पर्जन्यः पर्जन्य स्यात् सर्गस्पृष्टाः सर्गस्पृष्टाः स्यात् पर्जन्यः पर्जन्य स्यात् सर्गस्पृष्टाः स्यात् सर्गस्पृष्टाः सर्गस्पृष्टाः स्यात् सर्गस्पृष्टा उपोपासर्गस्पृष्टा उपासर्गस्पृष्टा उपोपासर्गस्पृष्टा असर्गस्पृष्टा उपदधाति दधात्युपासर्गस्पृष्टा असर्गस्पृष्टा उपदधाति सर्गस्पृष्टा इत्यसम् स्पृष्टाः दधाति दधात्युपोपदधाति वृष्ट्यै वृष्ट्यै दधात्युपोपदधाति वृष्ट्यै दधाति वृष्ट्यै वृष्ट्यै दधाति दधाति वृष्ट्या एवैव वृष्ट्यै दधाति दधाति वृष्ट्या एव वृष्ट्या एवैव वृष्ट्यै वृष्ट्या एव लोकम् लोकमेव वृष्ट्यै वृष्ट्या एव लोकम् एव लोकम् लोकमेवैव लोकम् करोति करोति लोकमेवैव लोकम् करोति लोकम् करोति करोति लोकम् लोकम् करोति वर्षुको वर्षुकः करोति लोकम् लोकम् करोति वर्षुकः करोति वर्षुको वर्षुकः करोति करोति वर्षुकः पर्जन्यः पर्जन्यो वर्षुकः करोति करोति वर्षुकः पर्जन्यः वर्षुकः पर्जन्यः पर्जन्यो वर्षुको वर्षुकः पर्जन्यो भवति भवति पर्जन्यो वर्षुको वर्षुकः पर्जन्यो भवति पर्जन्यो भवति भवति पर्जन्यः पर्जन्यो भवति पुरस्तात् पुरस्तात् भवति पर्जन्यः पर्जन्यो भवति पुरस्तात् भवति पुरस्तात् पुरस्तात् भवति भवति पुरस्तादन्या अन्याः पुरस्तात् भवति भवति पुरस्तादन्याः पुरस्तादन्या अन्याः पुरस्तात् पुरस्तादन्याः प्रतीचिः प्रतीचिरन्याः पुरस्तात् पुरस्तादन्याः प्रतीचिः प्रतीचिः प्रतीचिरन्या अन्याः प्रतीचिरुपोप प्रतीचिरन्या अन्याः प्रतीचिरुप प्रतीचिरुपोप प्रतीचिः प्रतीचिरुपदधाति दधात्युप प्रतीचिः प्रतीचिरुपदधाति दधाति दधात्युपोपदधाति पश्चात् पश्चात् दधात्युपोपदधाति पश्चात् दधाति पश्चात् पश्चात् दधाति दधाति पश्चादन्या अन्याः पश्चात् दधाति दधाति पश्चादन्याः अन्याः पश्चात् पश्चादन्याः प्राचीः प्राचीरन्याः पश्चात् पश्चादन्याः प्राचीः अन्याः प्राचीः प्राचीरन्या अन्याः प्राचीस्तस्मात् तस्मात् प्राचीरन्या अन्याः प्राचीस्तस्मात् प्राचीस्तस्मात् तस्मात् प्राचीः प्राचीस्तस्मात् प्राचीनानि प्राचीनानि तस्मात् प्राचीः प्राचीस्तस्मात् प्राचीनानि तस्मात् प्राचीनानि प्राचीनानि तस्मात् तस्मात् प्राचीनानि च प्राचीनानि तस्मात् तस्मात् प्राचीनानि च प्राचीनानि च प्राचीनानि प्राचीनानि च प्रतीचीनानि प्रतीचीनानि च प्राचीनानि प्राचीनानि च प्रतीचीनानि प्रतीचीनानि प्रतीचीनानि च प्रतीचीनानि च प्रतीचीनानि च प्रतीचीनानि च प्रतीचीनानि च प्रतीचीनानि प्रतीचीनानि च नक्षत्राणि नक्षत्राणि च प्रतीचीनानि प्रतीचीनानि च नक्षत्राणि नक्षत्राणि नक्षत्राणि च नक्षत्राण्या नक्षत्राणि च नक्षत्राण्या नक्षत्राण्या नक्षत्राणि नक्षत्राण्यावर्तन्ते वर्तन्त नक्षत्राणि नक्षत्राण्यावर्तन्ते आवर्तन्ते वर्तन्त आवर्तन्ते इति वर्तन्ते तव्या उपोपार्तव्या तव्या उपदधाति दधात्युपार्तव्या तव्या उपदधाति उपदधाति दधात्युपोपदधात्युतोनामृतोनां दधात्युपोपदधात्युतोनामृतोनां दधाति दधात्युतोनां क्लुप्ते कृत्यार्तोनां दधाति दधात्युतोनां क्लुप्ते अर्तोनां क्लुप्ते कृत्यार्तोनामृतोनां क्लुप्ते द्वन्द्वं द्वन्द्वं कृत्यार्तोनामृतोनां क्लुप्ते द्वन्द्वं द्वन्द्वं क्लुप्ते क्लुप्ते द्वन्द्वमुपोपद्वन्द्वं क्लुप्ते क्लुप्ते द्वन्द्वमुप द्वन्द्वमुपोपद्वन्द्वं द्वन्द्वमुपदधाति दधात्युपद्वन्द्वं द्वन्द्वमुपदधाति उपदधाति दधात्युपोपदधाति तस्मात् तस्मात् दधात्युपोपदधाति तस्मात् दधाति तस्मात् तस्मात् दधाति दधाति तस्मात् द्वन्द्वं द्वन्द्वं तस्मात् दधाति दधाति तस्मात् द्वन्द्वं तस्मात् द्वन्द्वं द्वन्द्वं तस्मात् तस्मात् द्वन्द्वमृतवरतवो द्वन्द्वं तस्मात् तस्मात् द्वन्द्वमृतवः द्वन्द्वमृतवरतवो द्वन्द्वं द्वन्द्वमृतवो धृता धृतर्तवो द्वन्द्वं द्वन्द्वमृतवो धृता द्वन्द्वमिति ऋतवो धृता धृतर्तव ऋतवो धृतेवेवा धृतर्तव ऋतवो धृतेवा धृतेवेवा धृता धृतेव वैवा इवा धृता धृतेव वै वैवा इवे मम एषैषा वा इवे मम एषा वा एषैषा वैवा एषा यद्यदेशा वैवा एषा यते एषा यद्यदेशैषा यन्मध्यमा मध्यमाय देशैषा यन्मध्यमा मध्यमा यद्यन्मध्यमा चितिश्चितिर्मध्यमा यद्यन्मध्यमा चितिः चिदिश्चितिर्मध्यमा मध्यमा चितिरन्तरिक्षमन्तरिक्षं चितिर्मध्यमा मध्यमा चितिरन्तरिक्षं चिदिरन्तरिक्षमन्तरिक्षं चितिश्चितिरन्तरिक्षमिवेवान्तरिक्षं चितिश्चितिरन्तरिक्षमिवान्तरिक्षमिवेवान्तरिक्षमन्तरिक्षमिव वैवा इवान्तरिक्षमन्तरिक्षमिव वैवा इवे भव एषैषा वा इवे भव एषा एषैषा वैवा एषा द्वन्द्वं द्वन्द्वमेषा वैवा एषा द्वन्द्वम् एषा द्वन्द्वं द्वन्द्वमेषैषा द्वन्द्वमन्यास्वन्यासु द्वन्द्वमेषैषा द्वन्द्वमन्यासु द्वन्द्वमन्यास्वन्यासु द्वन्द्वं द्वन्द्वमन्यासु चिति श्रुतिति ईश्वन्यासु द्वन्द्वं द्वन्द्वमन्यासु चितिषु द्वन्द्वमिति त्वम् अन्यासुचिति शुचिति ईष्वन्यास्वन्यासुचितिषूपोपचिति ईष्वन्यास्वन्यासुचितिषूपाशूपोपचिति शुचितिषूपदधाति दधात्युपचिति शुचितिषूपदधाति उपदधाति दधात्युपोपदधाति चतस्रश्चतस्रो दधात्युपोपदधाति चतस्रः दधाति चतस्रश्चतस्रो दधाति दधाति चतस्रो मध्ये मध्ये चतस्रो दधाति दधाति चतस्रो मध्ये चतस्रो मध्ये मध्ये चतस्रश्चतस्रो मध्ये धृत्यै धृत्यै मध्ये चतस्रश्चतस्रो मध्ये धृत्यै मध्ये धृत्यै धृत्यै मध्ये मध्ये धृत्या अन्तश्लेषणमन्तश्लेषणम् धृत्यै मध्ये मध्ये धृत्या अन्तश्लेषणम् धृत्या अन्तश्लेषणमन्तश्लेषणम् धृत्यै धृत्या अन्तश्लेषणम् वैवा अन्तश्लेषणम् धृत्यै धृत्या अन्तश्लेषणम् वै अन्तश्लेषणम् वैवा अन्तश्लेषणमन्तश्लेषणम् वा एता एता वा अन्तश्लेषणमन्तश्लेषणम् वा एता श्लेषणमित्यन्तः श्लेषणम् वा एता एता वैव एताश्चितीनाञ्चितीनामेतावैवा एताश्चितीना एताश्चितीनाञ्चितीनामेता एताश्चितीनां यद्यच्छितीनामेता एताश्चितीनां यत् यद्यच्छितीनाञ्चितीनां यदृतव्या ऋतव्या यच्छितीनाञ्चितीनां यदृतव्या ऋतव्या ऋतव्या यद्यनृतव्या यद्यनृतव्या यद्यनृतव्या यत् यद्यनृतव्या उपदधात्युपदधात्युपदधा यद्यनृतव्या उपदधाति उपदधात्युपदधात्युतव्या अतव्या उपदधाति चितीनाञ्चितीनामुपदधात्युतव्या अतव्या उपदधाति चितीनाञ्चितीनामुपदधात्युपदधाति चितीनां विधृत्यै विधृत्यै चितीनामुपदधात्य उपदधातीतीनाम् विधृत्यैतीनाम् विधृत्यैतीनाम् जितीनाम् विधृत्या अवकामवकाम् विधृत्यैतीनाम् जितीनाम् विधृत्या अवकामवकाम् विधृत्यै विधृत्या अवकामन्वन्वकाम् विधृत्यै विधृत्या अवकामनो विधृत्या इति विधृत्यै प्रतिष्ठति पञ्च पञ्च प्रतिष्ठति पञ्च पूर्वा पञ्च प्रतिष्ठति पञ्च पूर्वा तिष्ठति प्रतिष्ठति पूर्वाः पूर्वाः पञ्च पञ्च पूर्वाश्चितयश्चितयः पूर्वाः पञ्च पञ्च पूर्वाश्चितयः पूर्वाश्चितयश्चितयः पूर्वाः पूर्वाश्चितयो भवन्ति भवन्ति चितयः पूर्वाः पूर्वाश्चितयो भवन्ति चितयो भवन्ति भवन्ति चितयश्चितयो भवन्त्यथाथ भवन्ति चितयश्चितयो भवन्त्यथा भवन्त्यथाथ भवन्ति भवन्त्यथ षष्ठीगो षष्ठीमथ भवन्ति भवन्त्यथ षष्ठीगो षष्ठीमथाथ षष्ठीञ्चिदिञ्चितिगो षष्ठीमथाथ षष्ठीञ्चितिम् षष्ठीञ्चिरिञ्चिरिगो षष्ठीगो षष्ठीञ्चिरिञ्जुनुते जनुते चिरिगो षष्ठीगो षष्ठीञ्चिदिञ्जनुते चिनुते चिनुते चिदिञ्चिदिञ्चिनुते षट्षट्चिनुते चिदिञ्चिदिञ्चिनुते षट् षट्षट्चिनुते जनुते षट्वै वै षट्चिनुते जनुते षट्वै षट्वै वै षट्षड्वार्तवर्तवो वै षट्षड्वार्तवः ऋतवर्तवो वै वार्तवः संवत्सरः संवत्सर ऋतवो वै वार्तवः संवत्सरः संवत्सरः संवत्सर ऋतव ऋतवः संवत्सर ऋतुश्रुतुषु संवत्सर ऋतव ऋतवः संवत्सर ऋतुषु संवत्सर ऋतुश्रुतुषु संवत्सरः संवत्सर ऋतुष्वे वै वर्तुषु संवत्सरः संवत्सर ऋतुष्वेव संवत्सर इति संवत्सरःष्वे वै वर्तुष्मृतुष्वेव संवत्सरे संवत्सर एवर्तुष्मृतुष्वेव संवत्सरे एव संवत्सरे संवत्सर एवैव संवत्सरे प्रतिप्रति संवत्सर एवैव संवत्सरे प्रति संवत्सरे प्रतिप्रति संवत्सरे संवत्सरे प्रतितिष्ठति तिष्ठति प्रति संवत्सरे संवत्सरे प्रतितिष्ठति संवत्सर इति संवत्सरे प्रतिष्ठति तिष्ठति प्रति प्रतितिष्ठत्येता एतास्तिष्ठति प्रति प्रतितिष्ठत्येतास्तिष्ठत्येता एतास्तिष्ठति तिष्ठत्येता वै वा एतास्तिष्ठति तिष्ठत्येता वै एता वै वा एता एता वा अधिपत्नीरधिपत्नीर्वा एता एता वा अधिपत्नी अधिपत्नीरधिपत्नीर्वै वा अधिपत्नीर्नाम नामाधिपत्नीर्वै वा अधिपत्नीर्नाम अधिपत्नीर्नाम नामाधिपत्नीरधिपत्नीर्नामेष्टका इष्टका नामाधिपत्नीरधिपत्नीर्नामेष्टका अधिपत्नीरित्यधिपत्नीः नामेष्टका इष्टका नाम नामेष्टकायस्य यस्येष्टका नाम नामेष्टकायस्य इष्टकायस्य यस्येष्टका इष्टकायस्यैता एता यस्येष्टका इष्टकायस्यैताः सीता एता यस्य यस्यैता उपधीयन्त उपधीयन्त एता यस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते धिपतिरधिपतिरुपधीयन्त एता एता उपधीयन्ते धिपतिः उपधीयन्ते धिपतिरधिपतिरुपधीयन्त उपधीयन्ते धिपतिरेवैवाधिपतिरुपधीयन्त उपधीयन्ते धिपतिरेव उपधीयन्त इत्युपाधीयन्ते अधिपतिरेवैवाधिपतिरधिपतिरेव समानानागो समानानामेवाधिपतिरधिपतिरेव समानाना अधिपतिरित्यधिपतिः एव समानानागो समानानामेवैव समानानां भवति भवति समानानामेवैव समानानां भवति समानानां भवति भवति समानानागो समानानां भवति यं भवति समानानागो समानानां भवति यं भवति यं भवति भवति यं दिश्यात् दिश्यात्यं भवति भवति यं दिश्यात् दिश्यात् दिश्यात्यं यं दिश्यात्तं तं दिश्यात्यं यं दिश्यात्तं दिश्यात्तं तं दिश्यात् दिश्यात्तमुपदधत् पदधत्तं दिश्यात् दिश्यात्तमुपदधत् तमुपदधतु पदधत्तं तमुपदध्यायेध्यायेतु पदधत्तं तमुपदध्यायेध्यायेतु पदधतु पदधध्यायेदेताभ्य एताभ्योऽध्यायेतु पदधतु पदधध्यायेदेताभ्यः पदधदित्युपादधत् ध्यायेदेताभ्य एताभ्योऽध्यायेध्यायेदेताभ्य एवैवैताभ्योऽध्यायेध्यायेदेताभ्य एव एताभ्य एवैवैताभ्य एताभ्य एवैनमेनमेवैताभ्य एताभ्य एवैनम् एवैनमेनमेवैवैनम् देवताभ्यो देवताभ्य एनमेवैवैनम् देवताभ्यः एनम् देवताभ्यो देवताभ्य एनमेनम् देवताभ्य आ देवताभ्य एनमेनम् देवताभ्य आ देवताभ्य आ देवताभ्यो देवताभ्य आवृष्यति वृश्चत्या देवताभ्यो देवताभ्य आवृष्यति आवृष्यति वृश्चत्या वृश्चति ताजक् ताजग् वृश्चत्या वृश्चति दाचुकोष्टति दाचक् दाचक् पृच्छति पृच्छति दाचकार्तिमार्तिम् दाचक् पृच्छति पृच्छति दाचकार्तिम् दाचकार्तिमार्तिम् दाचक् दाचकार्तिमार्तिम् दाचक् दाचकार्तिमार्तिमार्तिमार्च्छत्युच्छत्यार्तिमार्तिमार्च्छति आर्च्छत्युच्छत्यार्च्छत्यङ्गिरसोऽङ्गिरसगर्च्छत्यार्च्छत्यङ्गिरसः छत्यङ्गिरसोऽङ्गिरसर्च्छत्युच्छत्यङ्गिरसस्सुवर्गगो सुवर्गमङ्गिरसर्च्छत्युच्छत्यङ्गिरसस्सुवर्गम् अङ्गिरसस्सु वर्गगं सुवर्गमङ्गिरसोऽङ्गिरसस्सुवर्गम् लोकम् लोकगो सुवर्गमङ्गिरसोऽङ्गिरसस्सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकयन्तो यन्तो लोकगो सुवर्गगो सुवर्गम् लोकयन्तः स्वर्गमिति सुवाहागम् लोकयन्तो यन्तो लोकम् लोकयन्तो यायन्तो लोकम् लोकयन्तो यायन्तो यायन्तो यन्तो या यज्ञस्य यज्ञस्य यायन्तो यन्तो या यज्ञस्य यज्ञस्य यज्ञस्य याया यज्ञस्य निष्कृतम् निष्कृतर्यज्ञस्य याया यज्ञस्य निष्कृतिः यज्ञस्य निष्कृतम् निष्कृतर्यज्ञस्य यज्ञस्य निष्कृतिरासीदासीन्निष्कृतर्यज्ञस्य यज्ञस्य निष्कृतिरासीत् निष्कृतिरासीदासीन्निष्कृतम् निष्कृतिरासीत्तान् तामासीन् निष्कृतिर्निष्कृतिरासीत्ता निष्कृतिरिदिनिः आसीत्तान् तामासीदासीत्तामृषिभ्यर्षिभ्यस्तामासीदासीत्तामृषिभ्यःषिभ्यस्तान्तामृषिभ्यः हिरण्यशल्कैर्यद्यद्धिरण्यशल्कैः प्रोक्षति प्रोक्षति हिरण्यशल्कैर्यद्यद्धिरण्यशल्कैः प्रोक्षति हिरण्यशल्कैः प्रोक्षति प्रोक्षति हिरण्यशल्कैर्हिरण्यशल्कैः प्रोक्षति यज्ञस्य यज्ञस्य प्रोक्षति हिरण्यशल्कैर्हिरण्यशल्कैः प्रोक्षति यज्ञस्य हिरण्यशल्कैरिति हिरण्याशल्कैः प्रोक्षति यज्ञस्य यज्ञस्य प्रोक्षति प्रोक्षति यज्ञस्य निष्कृत्यै निष्कृत्यै यज्ञस्य प्रोक्षति प्रोक्षति यज्ञस्य निष्कृत्यै प्रोक्षतीति प्राक्षति यज्ञस्य निष्कृत्यै निष्कृत्यै यज्ञस्य यज्ञस्य निष्कृत्या अथो अथो निष्कृत्यै यज्ञस्य यज्ञस्य निष्कृत्या अथो निष्कृत्या अथो अथो निष्कृत्यै निष्कृत्या अथो भेषजम् भेषजमथो निष्कृत्यै निष्कृत्या अथो भेषजम् निष्कृत्या इन्दिनिः कृत्यै अथो भेषजम् भेषजमथो अथो भेषजमेवैव भेषजमथो अथो भेषजमेव अथो इन्द्यथो भेषजमेवैव भेषजम् भेषजमेवास्मा अस्मा एव भेषजम् भेषजमेवास्मै एवास्मा अस्मा एवैवास्मै करोति करोत्यस्मा एवैवास्मै करोति करोति करोत्यस्मा अस्मै करोत्यथो अथो करोत्यस्मा अस्मै करोत्यथो करोत्यथो अथो करोति करोत्यथो रूपेण रूपेणाथो करोति करोत्यथो रूपेण रूपेण रूपेणाथो अथो रूपेणैवैव रूपेणाथो अथो रूपेणैवाथो इत्यथो रूपेणैवैव रूपेण रूपेणैवैनमेनमेव रूपेण रूपेणैवैनम् हिरण्यज्योतिषाथो अर्थयत्यर्थयत्यथो हिरण्यज्योतिषा हिरण्यज्योतिषा हिरण्यज्योतिषाथो अथो हिरण्यज्योतिषैवैव हिरण्यज्योतिषाथो अथो हिरण्यज्योतिषैवैव हिरण्यज्योतिषा हिरण्यज्योतिषैव सुवर्गगो सुवर्गमेव हिरण्यज्योतिषा हिरण्यज्योतिषैव सुवर्गम् हिरण्यज्योतिषेदिरण्याज्योतिषा एव सुवर्गगो सुवर्गमेवैव सुवर्गम् लोकम् लोकगो सुवर्गमेवैव सुवर्गम् लोकम् सुवर्गम् लोकम् लोकगो सुवर्गगो सुवर्गम् लोकमेत्येति लोकगो सुवर्गगो सुवर्गम् लोकमेति सुवर्गमिति सुवः लोकमेत्येति लोकम् लोकमेति साहस्रवता साहस्रवत इति लोकम् लोकमेति साहस्रवता साहस्रवता साहस्रवत इत्येति साहस्रवता प्रप्रसाहस्रवत इत्येति साहस्रवता प्राहस्रवता प्रप्रसाहस्रवता साहस्रवता प्रोक्षत्युक्षति प्रसाहस्रवता साहस्रवता प्रोक्षति साहस्रवतेति साहस्रवताोक्षत्युक्षति प्रप्रोक्षति साहस्रः साहस्र उक्षति प्रप्रोक्षति साहस्रः साहस्रः साहस्र उक्षत्युक्षति साहस्रः प्रजापतिः प्रजापतिः साहस्र उक्षत्युक्षति साहस्रः प्रजापतिः साहस्रः प्रजापतिः प्रजापतिः साहस्रः साहस्रः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः साहस्रः साहस्रः प्रजापतिः प्रजापतेः प्रजापतिः प्रजापतेः प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतिः प्रजापतिः प्रजापतेराप्त्यै प्रजापतिरिति प्रजापतिः प्रजापतेराप्त्या आप्त्यै प्रजापतेः प्रजापतेराप्त्या इमा इमा आप्त्यै प्रजापतेः प्रजापतेराप्त्या इमा प्रजापतेरिति प्रजापतेः आप्त्या इमा इमा आप्त्या आप्त्या इमामेव इमा आप्त्या आप्त्या इमामे इमामेम इमा इमामे अग्नेग्नेम इमा इमामे अग्ने अग्नेग्ने मे मे अग्न इष्टका इष्टका अग्ने मे मे अग्न इष्टका इष्टका इष्टका अग्नेग्न इष्टका धेनवो धेनव इष्टका अग्नेग्न इष्टका धेनवः इष्टका धेनवो धेनव इष्टका इष्टका धेनवः सन्तु सन्तु धेनव इष्टका इष्टका धेनवः सन्तु धेनवः सन्तु सन्तु धेनवो धेनवः सन्तीति सन्तु धेनवो धेनवः सन्तीति सन्तीति सन्तु सन्दित्याः हेति सन्तु सन्दित्याः इत्याह हेदित्याः धेनुर्धेनुराहेदित्याः धेनु धेनुर्धेनुराः धेनुरेवैव धेनुराः धेनुरेव धेनुरेवैव धेनुर्धेनुरेवैना एना एव धेनुर्धेनुरेवैना एवैना एना एवैवैना कुरुते कुरुत एना एवैवैना कुरुते एनाः कुरुते कुरुत एना एनाः कुरुते तास्ताः कुरुत एना एनाः कुरुते ताः तास्ताः कुरुते कुरुते ता एनमेनन्ताः कुरुते कुरुते ता एनम् ता एनमेनन्तास्ता एनम् कामदुघाः कामदुघा एनन्तास्ता एनम् कामदुघाः एनम् कामदुघाः कामदुघा एनमेनम् कामदुघा अमुत्रामुत्र कामदुघा एनमेनम् कामदुघा अमुत्रा कामदुघा अमुत्रामुत्र कामदुघाः कामदुघा अमुत्रामुष्मिन्नमुष्मिन्नमुत्र कामदुघाः कामदुघा अमुत्रामुष्मिन् कामदुघा इति कामदुघाः अमुत्रामुष्मिन् नमुष्मिन् नमुत्रामुत्रामुष्मिन् लोके लोके मुष्मिन् नमुत्रामुत्रामुष्मिन् लोके मुष्मिन् लोके लोके मुष्मिन् नमुष्मिन् लोक उपोपलोके मुष्मिन् नमुष्मिन् लोक उप लोक उपोपलोके लोक उपतिष्ठन्ते तिष्ठन्त उपलोके लोक उपतिष्ठन्ते तिष्ठन्ते तिष्ठन्त उपोपतिष्ठन्ते तिष्ठन्त इति तिष्ठन्ते रुद्रो वै वै रुद्रो रुद्रो वा एष वै रुद्रो रुद्रो वा एषः वा एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यत्यदग्निः ससो अग्निर्यत्यदग्निः सः अग्निरग्निः स एतर्ह्येतर्हि सो अग्निरग्निः स एतर्हि एतर्ह्येतर्हि स एतर्हि जातो जात एतर्हि स एतर्हि जातः एतर्हि जातो जात एतर्ह्येतर्हि जातो यर्हि यर्हि जात एतर्ह्येतर्हि जातो यर्हि जातो यर्हि यर्हि जातो जातो यर्हि सर्वः सर्वो यर्हि जातो जातो यर्हि सर्वः सर्वः सर्वो यर्हि यर्हि सर्वश्चिदश्चितः सर्वो यर्हि यर्हि सर्वश्चितः सर्वश्चितश्चितः सर्वः सर्वश्चितः सचितः सर्वः सर्वश्चितः सः सचितश्चितः स यथा यथा सचितश्चितः स यथा यथा स यथा वत्सो वत्सो यथा स यथा वत्सः वत्सो वत्सो यथा यथा वत्सो जातो जातो वत्सो यथा यथा वत्सो जातः वत्सो जातो जातो वत्सो वत्सो जातस्तनग्नस्तनम् जातो वत्सो वत्सो जातस्तनम् जातस्तनग्नस्तनम् जातो जातस्तनम् प्रेप्सति प्रेप्सति स्तनम् जातो जातस्तनम् प्रेप्सति प्रेप्सति प्रेप्सति स्तनग्नस्तनम् प्रेप्सत्येवमेवम् प्रेप्सति स्तनग्नस्तनम् प्रेप्सत्येवम् प्रेप्सत्येवमेवम् प्रेप्सति प्रेप्सत्येवम् वै वा एवम् प्रेप्सति प्रेप्सत्येवम् वै प्रेप्सतीति प्राप्सति एवम् वै वा एवमेवम् वा एष वा एवमेवम् वा एषः एष वै वा एष एतर्ह्येतर्ह्येष वै वा एष एतर्हि एष एतर्ह्येतर्ह्येष एष एतर्हि भागधेयम् भागधेयमेतर्ह्येष एष एतर्हि भागधेयम् एतर्हि भागधेयम् भागधेयमेतर्ह्येतर्हि भागधेयम् प्रप्रभागधेयमेतर्ह्येतर्हि भागधेयम् प्राभागधेयम् प्रप्रभागधेयम् भागधेयम् प्रेप्सति प्सति प्रभागधेयम् भागधेयम् प्रेप्सति भागधेयमिति भागाधेयम् प्रेप्सति ईप्सति प्रप्रेप्सति तस्मै तस्मा ईप्सति प्रप्रेप्सति तस्मै ईप्सति तस्मै तस्मा ईप्सति ईप्सति तस्मै यद्यत्तस्मा ईप्सति ईप्सति तस्मै यत् तस्मै यद्यत्तस्मै तस्मै यदाहुतिमाहुतिं यत्तस्मै तस्मै यदाहुतिं यदाहुतिमाहुतिं यद्यदाहुतिन्ननाहुतिं यद्यदाहुतिन्नाहुतिन्ननाहुतिमाहुतिन्न जुहुजाज्जुहुजान्नाहुतिमाहुतिन्न जुहुजाहुतिमित्याहुतिम् जुहुजाज्जुहुजान्न जुहुजादध्वर्युमध्वर्युञ्जुहुजान्न जुहुजादध्वर्युम् जुहुयादध्वर्युमध्वर्युञ्जुहुयाज्जुहुयादध्वर्युञ्च चाध्वर्युञ्जुहुयाज्जुहुयादध्वर्युञ्च धर्युञ्च चाध्वर्युमध्वर्युञ्च यजमानं यजमानं चाध्वर्युमध्वर्युञ्च यजमानं चैदमानं यजमानं च चैदमानं च चैदमानं च चैदमानं च यजमानं च चैदमानं यजमानं च ध्याये ध्याये चैदमानं यजमानं च ध्याये ध्यायेच्छतरुद्रीयगुं शतरुद्रीयं ध्यायेच्छतरुद्रीयं जुहोति जुहोति शतरुद्रीयं ध्यायेच्छतरुद्रीयं जुहोति शतरुद्रीयं जुहोति जुहोति शतरुद्रीयगुं शतरुद्रीयं जुहोति भागधेयेन भागधेयेन जुहोति शतरुद्रीयगुं शतरुद्रीयं जुहोति भागधेयेन रुद्रीयमिति शता रुद्रीयम् भागधेयेन भागधेयेन जुहोति जुहोति भागधेयेनैवैव भागधेयेन जुहोति जुहोति भागधेयेनैव भागधेयेनैवैव भागधेयेन भागधेयेनैवैनमेनमेव भागधेयेन भागधेयेनैवैनम् भागधेयेनेति भागधेयेन एवैनमेनमेवैवैन कोशमयति शमयत्येनमेवैवैन कोशमयति येन कोशमयति शमयत्येनमेन कोशमयति न शमयत्येनमेन कोशमयति न शमयति न शमयति शमयति नार्तिमार्तिम् न शमयति शमयति नार्तिम् र्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्च्छत्यर्च्छत्यार्तिमार्तिमार्च्छति आर्च्छत्यर्च्छत्यर्धर्युरद्धर्युरुच्छत्यार्च्छत्यर्धर्युरुच्छत्यर्धर्युरुच्छत्यर्च्छत्यर्धर्यर्नाद्धर्युरुच्छत्यर्च्छत्यर्धर्यर्नाद्धर्युर्ननाद्धर्युरद्धर्युर्न यजमानो यजमानो नाद्धर्युरद्धर्युर्नयजमानः यजमानो यजमानो न यजमानो यत् यजमानो यद्यजमानो यजमानो यद्ग्राम्याणाम् ग्राम्याणाम् यद्यजमानो यजमानो यद्ग्राम्याणाम् यद्ग्राम्याणाम् ग्राम्याणाम् यद्यद्ग्राम्याणाम् पशूनाम् पशूनाम् ग्राम्याणाम् यद्यद्ग्राम्याणाम् पशूनाम् ग्राम्याणाम् पशूनाम् पशूनाम् ग्राम्याणाम् ग्राम्याणाम् पशूनाम् पयसा पयसा पशूनाम् ग्राम्याणाम् ग्राम्याणाम् पशूनाम् पयसाम् पयसा पयसा पशूनाम् पशूनाम् पयसा जुहुजाज्जुहुजात् पयसा पशूनाम् पशूनाम् पयसा जुहुजात् पयसा जुहुयाज्जुहुयात् पयसा पयसा जुहुयात् ग्राम्यान् ग्राम्यान् जुहुयात् पयसा पयसा जुहुयात् ग्राम्यान् ग्राम्यान् ग्राम्यान् जुहुजाज्जुहुजात् ग्राम्यान् पशून् पशून् ग्राम्यान् जुहुजाज्जुहुजात् ग्राम्यान् पशून् ग्राम्यान् पशून् पशून् ग्राम्यान् ग्राम्यान् पशून् शुचा शुचा पशून् ग्राम्यान् ग्राम्यान् पशून् शुचा पशून् शुचा शुचा पशून् पशून् शुचार्पयेदर्पयेच्छुचा पशून् पशून् शुचार्पये शुचार्पयेदर्पयेच्छुचा शुचार्पयेद्यद्यदर्पयेच्छुचा शुचार्पयेद्यदर्पयेद्यद्यदर्पयेदर्पयेद्यदारण्यानामारण्यानान्यदर्पय ्यत्तले वाग्वागत्तले वाग्वारण्यानारण्यानामारण्यानामारण्याञ्जत्तले वाग्वारण्याञ्जत्तले वाग्वाजत्तले वाग्वारण्यानारण्याञ्जत्तले वाग्वावाजत्तले वाग्वारण्यानारण्याञ्जत्तले वाग्वात्रे वाग्वावाजत्रे वाग्वाजत्रे वाग्वावाजुहुजाद्भुजाद्वाजत्रे वाग्वाजत्रे वाग्वावाजुहुजाय वाग्वेति जर्तिला भुजाद्भुजात्पावाजुभुजाद्गवेदकय वाग्वागवेदकय वाग्वाजुभुजात्पावाजुभुजाद्गवेदकय वाग्वाद्गवेदकय वाग्वागवेदकय वाग्वाजुभुजाद्युभुजाद्गवेदकय वाग्वावागवेदकय वाग्वाजुभुजाद्युभुजाद्गवेदकय वाग्वावागवेदकय वाग्वावागवेदकय वाग्वागवेदकय वाग्वावानवागवेदकय वाग्वागवेदकय वाग्वावानवेदकय वाग्वेदिकवेदुका ङ्गिरसोऽङ्गिरसस्सु वर्गमङ्गिरसस्सु वर्गगोऽसु वर्गमङ्गिरसोऽङ्गिरसस्सु वर्ग सुवर्गम् लोकम् लोककौ सुवर्गमङ्गिरसोऽङ्गिरसस्व वर्गम् लोकम् लोककौ सुवर्गकौ सुवर्गम् लोकयन्तो यन्तो लोककौ सुवर्गकौ सुवर्गम् लोकयन्तः सुवर्गमिति सुवाहागम् लोकयन्तो यन्तो लोकम् लोकयन्तो जायामजायन्तो लोकम् लोकयन्तो जायान्तो जायामजायन्तो यन्तो जायाम् घर्मम् घर्ममजायन्तो यन्तो जायाम् घर्मम् अजायाम् घर्मम् घर्ममजायामजायाम् घर्मम् प्रघर्ममजायामजायाम् घर्मम् प्रघर्मम् प्रघर्मम् घर्मम् प्रासिञ्चन्नसिञ्चन् प्रघर्मम् घर्मम् प्रासिञ्चन् सिञ्चन्नसिञ्चन् प्रप्रासिञ्चन् सा सिञ्चन् प्रप्रासिञ्चन् सा सिञ्चन्नसिञ्चन् सा शोचन्ति शोचन्ति सा सिञ्चन्नसिञ्चन् सा शोचन्ति सा शोचन्ति शोचन्ति सा शोचन्ति पर्णम् पर्णगो शोचन्ति सा शोचन्ति पर्णम् शोचन्ति पर्णम् पर्णगो शोचन्ति शोचन्ति पर्णम् परा परा पर्णगो शोचन्ति शोचन्ति पर्णम् पर्णम् परा परा पर्णम् पर्णम् पराजिहीता जिहीत परा पर्णम् पर्णम् पराजिहीता पराजिहीता जिहीत परा पराजिहीत ससो जिहीत परा पराजिहीत सः जिहीत ससो जिहीता जिहीत सो ो भवद भवदर्कस्वसो को भवद अर्को भवद भवदर्को को भवत्तत्तद भवदर्को को भवत्तत् भवत्तत्तद भवद भवत्तदर्कस्यार्कस्य तद भवद भवत्तदर्कस्यार्कस्यार्कस्य दत्तदर्कस्यार्कत्वमर्कत्वमर्कस्य दत्तदर्कस्यार्कत्वम् अर्कस्यार्कत्वमर्कत्वमर्कस्यार्कस्यार्कत्वमर्कवर्णेन आर्कवर्णेन आर्कत्वमर्कस्यार्कस्यार्कत्वमर्कवर्णेन कत्वमर्कवर्णेन आर्कवर्णेन आर्कत्वमर्कत्वमर्कवर्णेन जुहोति जुहोत्यर्कवर्णेन आर्कत्वमर्कत्वमर्कवर्णेन जुहोति अर्कत्वमित्यर्कात्वम् अर्कवर्णेन जुहोति जुहोत्यर्कवर्णेन आर्कवर्णेन जुहोति सयोनित्ताय सयोनित्ताय जुहोत्यर्कवर्णेन आर्कवर्णेन जुहोति सयोनित्ताय अर्कवर्णेनेत्यर्कवर्णेन जुहोति सयोनित्ताय सयोनित्ताय जुहोति जुहोति सयोनित्पायोदङ्मदङ् सयोनित्ताय जुहोति जुहोति सयोनित्पायोदङ् सयोनित्पायोदङ्मदङ् सयोनित्वाय सयोनित्वायोदं तिष्ठग्वस्तिष्ठन् मुदम् सयोनित्वाय सयोनित्वायोदं तिष्ठन् सयोनित्वायेति सयोनित्वायां तिष्ठग्वस्तिष्ठन् मुदम् मुदं तिष्ठन् जुहोति जुहोति तिष्ठन् मुदम् मुदं तिष्ठन् जुहोति जुहोति जुहोति तिष्ठग्वस्तिष्ठन् जुहोत्येषैषा जुहोति तिष्ठग्वस्तिष्ठन् जुहोत्येषा जुहोति जुहोत्येषा वै वा एषा जुहोति जुहोत्येषा वै एषा वै वा एषैषा वै रुद्रस्य रुद्रस्य वा एषैषा वै रुद्रस्य वै रुद्रस्य रुद्रस्य वै वै रुद्रस्य दिक् दिक् रुद्रस्य वै वै रुद्रस्य दिक् रुद्रस्य दिक् दिक् रुद्रस्य रुद्रस्य दिक् स्वाजागुस्वायां दिक् रुद्रस्य रुद्रस्य दिक् स्वायागुस्वायां दिक् दिक् स्वायामेवैव स्वायां दिक् दिक् स्वायामेव स्वायामेवैव स्वायागुस्वायामेव दिशि दिश्येव स्वायागुस्वायामेव दिशि दिश्येवैव दिशि रुद्रगो रुद्रं दिश्ये वैव दिशि रुद्रं दिशि रुद्रगो रुद्रं दिशि दिशि रुद्रं निरवदयते निरवदयते रुद्रं दिशि दिशि रुद्रं निरवदयते निरवदयते निरवदयते रुद्रगो रुद्रं निरवदयते चरमायां चरमायां निरवदयते रुद्रगो रुद्रं निरवदयते चरमायां निरवदयते चरमायां चरमायां निरवदयते निरवदयते चरमायामिष्टकायामिष्टकायां चरमायां निरवदयते निरवदयते चरमायामिष्टकायां निरवदयत इति निहि अवदयते चरमायामिष्टकायामिष्टकायां चरमायां चरमायामिष्टकायां जुहोति जुहोतीष्टकायां चरमायां चरमायामिष्टकायां जुहोतीष्टकायां जुहोति जुहोतीष्टकायामिष्टकायां जुहोत्यन्ततो ततो जुहोतीष्टकायामिष्टकायां जुहोत्यन्ततः जुहोत्यन्ततो ततो जुहोति जुहोत्यन्तत एवैवान्ततो जुहोति जुहोत्यन्तत एवैवान्ततो तत एव रुद्रगो रुद्रमेवान्ततो तत एव रुद्र रुद्रम् एव रुद्रगो रुद्रमेवैव रुद्रम् निरवदयते निरवदयते रुद्रमेवैव रुद्रम् निरवदयते निरवदयते निरवदयते रुद्रगो रुद्रम् निरवदयते त्रेधा विभक्तम् त्रेधा विभक्तम् निरवदयते रुद्रगो रुद्रम् निरवदयते त्रेधा विभक्तम् निरवदयते त्रेधा विभक्तम् त्रेधा विभक्तम् निरवदयते निरवदयते त्रेधा विभक्तम् जुहोति जुहोति त्रेधा विभक्तम् निरवदयते निरवदयते त्रेधा विभक्तम् जुहोति निरवदयत इति निहि अवदयते विभक्तम् जुहोति जुहोति त्रेधा विभक्तम् त्रेधा विभक्तम् जुहोति त्रयस्त्रयो जुहोति त्रेधा विभक्तम् त्रेधा विभक्तम् जुहोति त्रयः त्रेधा विभक्तमिति त्रेधा विभक्तम् जुहोति त्रयस्त्रयो जुहोति जुहोति त्रय इम इमे त्रयो जुहोति जुहोति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका लोका लोका इम इमे लोका इमानिमान् लोका इम इमे लोका इमान् लोका इमानिमान् लोका लोका इमाने वैवेमान् लोका लोका इमानेव इमाने वैवेमानिमानेव लोकान् लोकानेवेमानिमानेव लोका लोकान् लोकानेवैव लोकान् समावद्वीर्यान् समावद्वीर्यान् लोकानेवैव लोकान् समावद्वीर्या लोकान् समावद्वीर्यान् समावद्वीर्यान् लोकान् लोकान् समावद्वीर्यान् करोति करोति समावद्वीर्यान् लोकान् लोकान् समावद्वीर्यान् करोति समावद्वीर्यान् करोति करोति समावद्वीर्यान् समावद्वीर्यान् करोति यति यति करोति समावद्वीर्यान् समावद्वीर्यान् करोति यति समावद्वीर्यानिति समावत् वीर्यानो करोति यति यति करोति करोति यत्यग्रे ग्रहीयति करोति करोति यत्यग्रे यत्यग्रे ग्रहीयति यत्यग्रे जुहोति जुहोत्यग्रहीयति यत्यग्रे जुहोति ग्रे जुहोति जुहोत्यग्रे ग्रे जुहोत्यथाथ जुहोत्यग्रे ग्रे जुहोत्यथा जुहोत्यथाथ जुहोति जुहोत्यथेयति यत्यथ जुहोति जुहोत्यथेयति अथेयति यत्यथाथे यत्यथाथे यत्यथाथे यत्यथा यत्यथाथेयति यत्यथेयति यत्यथेयति यत्यथेयति अथेयति यत्यथाथेयति त्रयस्त्रय इ यत्यथाथेयति त्रयः त्रयस्त्रय इयति यति त्रय इम इमे त्रय इयति यति त्रय इमे त्रय इम इमे त्रयस्त्रय इमे लोका लोका इमे त्रयस्त्रय इमे लोका लोका लोका इम इमे लोका एभ्य एभ्यो लोका इम इमे लोका एभ्यः लोका एभ्य एभ्यो लोका लोका एभ्य एवैवैभ्यो लोका लोका एभ्य एव एभ्य एवैवैभ्य एभ्य एवैनमेनमेवैभ्य एभ्य एवैनम् एवैनमेनमेवैवैनम् लोकेभ्यो लोकेभ्य एनमेवैवैनम् लोकेभ्यः एनम् लोकेभ्यो लोकेभ्य एनमेनम् लोकेभ्य शमयति शमयति लोकेभ्य एनमेनम् लोकेभ्य शमयति लोकेभ्य शमयति शमयति लोकेभ्यो लोकेभ्य शमयति तिस्रस्तिस्रशमयति लोकेभ्यो लोकेभ्य शमयति तिस्रः शमयति तिस्रस्तिस्रशमयति शमयति तिस्र उत्तर उत्तरास्तिस्रशमयति शमयति तिस्र उत्तर उत्तरास्तिस्रस्तिस्र उत्तर आहुतिराहुतिरुत्तरास्तिस्रस्तिस्र उत्तर आहुति आहुतिराहुतिरुत्तर उत्तर आहुतिर्जुहोति जुहोत्याहुतिरुत्तर उत्तर आहुतिर्जुहोति उत्तरा इत्युत् आहुतिर्जुहोति जुहोत्याहुतिराहुतिर्जुहोति षट् षट् जुहोत्याहुतिराहुतिर्जुहोति षट् आहुतिरित्याहुति षट् षट् जुहोति जुहोति षट् सगुं सगुं षट् जुहोति जुहोति षट् सं षट् सगुं सगुं षट् षट् सम्पद्यन्ते पद्यन्ते सगुं षट् षट् सम्पद्यन्ते पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते षट् षट् पद्यन्ते सगुं सम्पद्यन्ते षट् पद्यन्ते षट् षट् पद्यन्ते पद्यन्ते षट् वै वै षट् पद्यन्ते पद्यन्ते षट् वै षट् वै वै षट् षट् वा अथव अथवो वै षट् षट् वा अथव अर्थवो वै वा अर्थव ऋतुभिरुतभो वै वा अर्थव ऋतुभिः ऋतुभिरेवैवर्तुभिरेवैनमेनमे वर्तुभिरृतुभिरेवैनम् एवैनमेनमेवैवैनगौ शमयति शमयत्येनमेवैवैनगौ शमयति एनगौ शमयति शमयत्येनमेनगौ शमयति यद्यच्छमयत्येनमेनगौ शमयति यत् शमयति यद्यच्छमयति शमयति यदनुपरिक्राममनुपरिक्रामं यच्छमयति शमयति यदनुपरिक्रामम् यदनुपरिक्राममनुपरिक्रामं यद्यदनुपरिक्रामं जुहुयाज्जुहुयादनुपरिक्रामं यद्यदनुपरिक्रामं जुहुयानुपरिक्रामं जुहुयाज्जुहुयादनुपरिक्राममनुपरिक्रामं जुहुयाद मन्दनवचारिणम् जोयादनुपरिक्रामनुपरिक्रामम् जोयादन्तरवचारिणम् परिक्राममित्रनो परिक्रामम् जुहुयादन्तरवचारिणमन्तरवचारिणम् जुहुयाज्जुहुयादन्तरवचारिणगो रुद्रगो रुद्रमन्तरवचारिणम् जुहुयाज्जुहुयादन्तरवचारिणगो रुद्रम् अन्तरवचारिणगो रुद्रगो रुद्रमन्तरवचारिणमन्तरवचारिणगो रुद्रम् कुर्यात् कुर्यात् रुद्रमन्तरवचारिणमन्तरवचारिणगो रुद्रम् कुर्यावचारिणमित्यन्तः अवचारिणम् रुद्रम् कुर्यात् कुर्यात् रुद्रगो रुद्रम् कुर्यादथो अथो कुर्यात् रुद्रगो रुद्रम् कुर्यादथो कुर्यादथो अथो कुर्यात् कुर्यादथो खलु खल्वथो कुर्यात् कुर्यादथो खलु अथो खलु खल्वथो अथो खल्वाहुराहु खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहु खलु खल्वाहु कस्याङ्गस्यामाहु खलु खल्वाहु कस्याहु कस्याङ्गस्यामाहुराहु कस्याम् वाकस्यामा दिशि दिश्यः वाह दिशि दिशि दिश्यः दिशि रुद्रो रुद्रो दिश्यः दिशि रुद्रः दिशि रुद्रो रुद्रो दिशि दिशि रुद्रः कस्याङ्गस्यागो रुद्रो दिशि दिशि रुद्रः कस्याद्रः कस्याङ्गस्यागो रुद्रो रुद्रः कस्याम् वाकस्यागो रुद्रो रुद्रः कस्याम् वा भागस्याङ्गस्याम् वेदीति भागस्याङ्गस्याम् वेदीति वा वेत्यनुपरिक्राममनुपरिक्राममिति वा वेत्यनुपरिक्रामम् इत्यनुपरिक्राममनुपरिक्राममितीत्यनुपरिक्राममेवैवानुपरिक्राममितीत्यनुपरिक्राममेव होतव्यगो होतव्यमेवानुपरिक्राममनुपरिक्राममेव होतव्यम्परिक्राममित्यनो परिक्रामम् एव होतव्यगो होतव्यमेवैव होतव्यमपरिवर्गमपरिवर्गगो होतव्यमेवैव होतव्यमपरिवर्गम् होतव्यमपरिवर्गमपरिवर्गमो होतव्यगो होतव्यमपरिवर्गमेवैव परिवर्गमो होतव्यगो होतव्यमपरिवर्गमेव परिवर्गमेवैनमेनमेवापरिवर्गमपरिवर्गमेवैनम्परिवर्गमित्यपरिवर्गम् एवैनमेनमेवैवैनगोशमेति शमयत्येनमेव वैनगोशमयति लोकं गमयति गमयति लोकं गमयति यं गमयति यं गमयति गमयति यं सञ्चरे पशूनाम् पशूनागो सञ्चरे तस्य तस्य सञ्चरे पशूनाम् वेद वेदतान्नो नस्तां वेद वेदतान्नः नस्तान्तान्मदिशमिषन्नस्तान्तान्मदिशम् नैषमिषन्नानैषमोर्जमोर्जमिषन्नानैषमोर्जमिषमोर्जमिषमिषमोर्जम् धत्त धत्तोर्जमिषमिषमोर्जम् धत्तोर्जमोर्जम् धत्तमरुतो मृतो धत्तोर्जमोर्जम् धत्तमरुतः मरुतो धत्त धत्तमरुदस्य गुणराणास्य गुणराणामरुतो धत्त धत्तमरुदस्य गुणराणामरुदस्य गुणराणास्य गुणराणामरुतो मरुतस्य गुणराणा इति सगुणराणामरुतो मरुतस्य गुणराणा इति गुणराणा इति सगुणराणास्य गुणराणा इत्याह हेति सगुणराणास्य गुणराणा इत्याह गुणराणा इति सम् हेदीत्याहान्नमन्नमाहेदीत्याहान्नम् आहान्नमन्नमाहान्नम् वै वा अन्नमाहाहान्नम् वैनम् वै वा अन्नमन्नम् वा ऊर्गोर्ग्वा अन्नमन्नम् वा ऊर्ग्वा ऊर्गोर्ग्वै वा ऊर्गन्नमन्नमोर्ग्वै वा ऊर्गन्नम् ऊर्गन्नमन्नमोर्गोर्गन्नम् मरुतो मरुतोऽन्नमोर्गोर्गन्नम् मरुतः अन्नम् मरुतो मरुतोऽन्नमन्नम् मरुतोऽन्नमन्नम् मरुतोऽन्नमन्नम् मरुतोऽन्नम् मरुतोऽन्नमन्नम् मरुतो मरुतोऽन्नमेवैवान्नम् मरुतो मरुतोऽन्नमेवान्नमेवैवान्नमन्नमेव वा वैवान्नमन्नमेव वा वैवैवावरुन्धे रुन्धे वै वैवावरुन्धे रुन्धे रुन्धे वावरुन्धे स्मन्नस्मन् रुन्धे वावरुन्धे स्मन्नन्धे स्मन्नस्मन् रुन्धे रुन्धे स्मग्गुस्ते ते अस्मन् रुन्धे रुन्धे स्मग्गुस्ते स्मग्गुस्ते ते अस्मन्नस्मग्गुस्ते क्षुत्क्षुते अस्मन्नस्मग्गुस्ते क्षुते क्षुत्क्षुते ते क्षुदमुं क्षुते ते क्षुदमुं क्षुदमुं क्षुत्क्षुदमुन्ते ते अमुं क्षुत्क्षुदमुन्ते अमुन्ते ते अमुमुन्ते शुक्षुक्ते अमुमुन्ते शुक् शुक्षुक्ते ते शुकृच्छत्पृच्छतु शुक्ते ते शुकृच्छतु शुकृच्छत्पृच्छतु शुक्षुकृच्छतु यञ्यमृच्छतु शुक्षुकृच्छतु यम् पृच्छतु यञ्यमृच्छत्पृच्छतु यम् विष्मोत् विष्मोऽयमृच्छत्पृच्छतु यम् विष्मः विष्मोत् विष्मो यञ्यन् विष्म इतीति द्विष्मो यञ्यन् विष्म इति विष्म इतीति द्विष्मोत् विष्म इत्याह हेति द्विष्मोत् विष्म इत्याह हेदीत्याह यञ्यमाहेदीत्याह यम् अहयञ्यमाः हयमेवैवयमाहयमेवैवयञ्यमेव द्वेष्टि द्वेष्ट्येव यञ्यमेव द्वेष्टि एव द्वेष्टि द्वेष्ट्येवैव द्वेष्टितम् तम् द्वेष्ट्येवैव द्वेष्टिताम् द्वेष्टितम् तम् द्वेष्टि द्वेष्टितमस्यास्य तम् द्वेष्टि द्वेष्टितमस्यास्य तम् तमस्य क्षुधा क्षुधास्य तम् तमस्य क्षुधा क्षुधा क्षुधास्यास्य क्षुधा च चक्षुधास्यास्य क्षुधा च चक्षुधा क्षुधा च शुचा शुचा चक्षुधा क्षुधा च शुचा शुचा शुचा च दशुचा च दशुचा च दशुचा च दशुचा शुचा च अर्पयत्यर्पयति च शुचा शुचा च अर्पयति चार्पयत्यर्पयति चार्पयति त्रिस्त्रिरर्पयति चार्पयति त्रिः अर्पयति त्रिस्त्रिरर्पयत्यर्पयति त्रिः परिषिञ्चन् परिषिञ्चन् त्रिरर्पयत्यर्पयति त्रिः परिषिञ्चन् परिषिञ्चन् परिषिञ्चन् त्रिस्त्रिः परिषिञ्चन् परि परि परिषिञ्चन् त्रिस्त्रिः परिषिञ्चन् परि परिषिञ्चन् परि परि परिषिञ्चन् परिषिञ्चन् पर्येत्येति परि परिषिञ्चन् परिषिञ्चन् पर्येति परिषिञ्चन्निति परिषिञ्चन् पर्येत्येति परि पर्येति त्रिवृत्रिवृदेति परि पर्येति त्रिवृदेति त्रिवृत्रिवृदेत्येति त्रिवृत्वै वै त्रिवृदेत्येति त्रिवृत्वै त्रिवृत्वै वै त्रिवृत्रिवृत्वा अग्निरग्निर्वै त्रिवृत्रिवृत्वा अग्निः त्रिवृत् वा अग्निरग्निर्वै वा अग्निर्यावानयावानग्निर्वै वा अग्निर्यावान् अग्निर्यावानुयावानग्निरग्निर्यावानेवैव यावानग्निरग्निर्यावानेवैव यावानेवानुयावानेवाग्निरग्निरेव यावानयावानेवाग्निः प्रथमश्चितं कथञ्चिदम् प्रथमः पशुः प्रथमः पशुः पशुः प्रथमः प्रथमः पशुरधिक्रामत्यधिक्रामति पशुः प्रथमः प्रथमः पशुरधिक्रामति पशुरधिक्रामत्यधिक्रामति पशुः पशुरधिक्रामतीश्वरः ईश्वरोऽधिक्रामति पशुः पशुरधिक्रामतीश्वरः अधिक्रामतीश्वर ईश्वरोऽधिक्रामत्यधिक्रामतीश्वरो वै वा ईश्वरोऽधिक्रामत्यधिक्रामतीश्वरो वैक्रामतीत्यधिक्रामतीश्वरो वै वा ईश्वर ईश्वरो वैतन्तम् वा ईश्वर ईश्वरो वैतम् वैतन्तम् वै वैतगों शुचा शुचातम् वै वैतगों शुचा शुचा शुचातन्तगों शुचा प्रदः प्रदः शुचातन्तगों शुचा प्रदः प्रदः प्रदः शुचा शुचा प्रदहो मण्डूकेन मण्डूकेन प्रदः शुचा शुचा प्रदहो मण्डूकेन प्रदहो मण्डूकेन मण्डूकेन प्रदः प्रदहो मण्डूकेन विविमण्डूकेन प्रदः प्रदहो मण्डूकेन विदः इति प्रादः मण्डूकेन विविमण्डूकेन मण्डूकेन विकर्षति कर्षति विमण्डूकेन मण्डूकेन विकर्षति विकर्षति कर्षति विविकर्षत्येष एष कर्षति विविकर्षत्येषः कर्षत्येष एष कर्षति कर्षत्येष वै वा एष कर्षति कर्षत्येष वै एष वै वा एष वै पशूनाम् पशूनाम् वा एष वै पशूनाम् पशूनाम् पशूनाम् वै वै पशूनामनुपजीवनीयोनुपजीवनीय पशूनाम् वै वै पशूनामनुपजीवनीयः पशूनामनुपजीवनीयोनुपजीवनीयः पशूनाम् पशूनामनुपजीवनीयोननानुपजीवनीयः पशूनाम् पशूनामनुपजीवनीयोननानुपजीवनीयोननानुपजीवनीयोनुपजीवनीयोन वै वैनानुपजीवनीयोनुपजीवनीयोनवैमनुपजीवनीय इत्यनुपजीवनीयः वै वैनन वा एष वैनन वा एषः एष वै वा एष ग्राम्येषु ग्राम्येष्वेष वै वा एष ग्राम्येषु एष ग्राम्येषु ग्राम्येष्वेष एष ग्राम्येषु पशुषु पशुषु ग्राम्येष्वेष एष ग्राम्येषु पशुषु ग्राम्येषु पशुषु पशुषु ग्राम्येषु ग्राम्येषु पशुषु हितो हितः पशुषु ग्राम्येषु ग्राम्येषु पशुषु हितः पशुषु हितो हितः पशुषु पशुषु हितो नन हितः पशुषु पशुषु हितो न हितो नन हितो हितो नारण्येष्वारण्येषु न हितो हितो नारण्येषु नारण्येष्वारण्येषु नारण्येषु तन्तमारण्येषु नारण्येषु तम् आरण्येषु तन्तमारण्येष्वारण्येषु तमेवैव तमारण्येष्वारण्येषु तमेव तमेवैव तन्तमेव शुचा शुचैव तन्तमेव शुचा एव शुचा शुचैवैव शुचार्पयत्यर्पयति शुचैवैव शुचार्पयति शुचार्पयत्यर्पयति शुचा शुचार्पयत्यष्टाभिरष्टाभिरर्पयति शुचा शुचार्पयत्यष्टाभिः ष्टाभिरर्पयत्यर्पयत्यष्टाभिर्विव्यष्टाभिरर्पयत्यर्पयत्यष्टाभिर्वीष्टाभिर्व्यष्टाभिरष्टाभिर्विकर्षति कर्षति विव्यष्टाभिरष्टाभिर्विकर्षति विकर्षति कर्षति विविकर्षत्यष्टाक्षराष्टाक्षरा कर्षति विविकर्षत्यष्टाक्षराष्टाक्षराष्टाक्षरा कर्षति कर्षत्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरा कर्षति कर्षत्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रो गायत्रो गायत्र्यष्टाक्षराष्टाक्षरा गायत्री गायत्रा अष्टाक्षरेत्यष्टा अक्षरा गायत्री गायत्रो गायत्रो गायत्री गायत्री गायत्रो अग्निरग्निर्गायत्रो गायत्री गायत्री गायत्रो अग्निः गायत्रो अग्निरग्निर्गायत्रो गायत्रो अग्निर्यावानुजावानग्निर्गायत्रो गायत्रो अग्निर्यावानुयावानग्निरग्निर्यावानेवैव यावानग्निरग्निर्यावानेव यावानेवैव यावानुजावानेवाग्निरग्निरेव यावानुजावानेवाग्निः एवाग्निरग्निरेवैवाग्निस्तस्य तस्याग्निरेवैवाग्निस्तस्याग्निस्तस्य तस्याग्निरग्निस्तस्य शुचगोषुचन्दस्याग्निरग्निस्तस्य शुचम् तस्य शुचगोषुचन्दस्य तस्य शुचगो शमयति शमयति शुचन्दस्य तस्य शुचगो शमयति शुचगो शमयति शमयति शुचगो शुचगो शमयति पावकवतीभिः पावकवतीभिः शमयति शुचगो शुचगो शमयति पावकवतीभिः शमयति पावकवतीभिः पावकवतीभिः शमयति शमयति पावकवतीभिरन्नमन्नम् पावकवतीभिः शमयति शमयति पावकवतीभिरन्नम् पावकवतीभिरन्नमन्नम् पावकवतीभिः पावकवतीभिरन्नम् वै वा अन्नम् पावकवतीभिः पावकवतीभिरन्नम् वै पावकवतीभिरिति पावकवतीभिः अन्नम् वै वा अन्नमन्नम् वै पावकः पावको वा अन्नमन्नम् वै पावकः पावकः पावको वै वै पावकोऽन्येनान्येन पावको वै वै पावकोऽन्येन पावकोऽन्येनान्येन पावकः पावकोऽन्येनैवैवान्येन पावकः पावकोऽन्येनैवास्यैवान्येनान्येनैवास्यैवास्याशुचकोशमस्यैवैवास्यशुचकोशमस्यास्तिषुचकोशमयति शमयति शुचमस्यास्तिषुचकोशमयतिषुचकोशमयति शुचकोशमयति मृत्युर्मृत्युश्यमयति शुचकोशुचकोशमयति मृत्युः शमयति मृत्युर्मृत्युश्यमयति शमयति मृत्युर्वै वै मृत्युश्यमयति शमयति मृत्युर्वै मृत्युर्वै वै मृत्युर्मृत्युर्वा एष वै मृत्युर्मृत्युर्वा एषः वा एष वै वा एष यद्यदेश वै वा एषयत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निर्ब्रह्मणो ब्रह्मणोऽग्निर्यद्यदग्निर्ब्रह्मणः ब्रह्मणो ब्रह्मणोऽग्निरग्निर्ब्रह्मण एतदेतद्ब्रह्मणोऽग्निरग्निर्ब्रह्मण एतत् ब्रह्मण एतदेतद्ब्रह्मणो ब्रह्मण एतद्रूपगोरूपमेतद्ब्रह्मणो ब्रह्मण एतद्रूपम् एतद्रूपगोरूपमेतदेतद्रूपं यद्यद्रूपमेतदेतद्रूपं यत् यद्रूपगोरूपं यत्कृष्णाजिनम् कृष्णाजिनं यद्रूपगोरूपं यत्कृष्णाजिनम् कृष्णाजिनम् कृष्णाजिनं यद्यत्कृष्णाजिनम् कार्ष्णी कार्ष्णी कृष्णाजिनं यद्यत्कृष्णाजिनम् कार्ष्णी कृष्णाजिनम् कार्ष्णी कार्ष्णी कृष्णाजिनम् कृष्णाजिनम् कार्ष्णी उपानः उपानहौ कार्ष्णी कृष्णाजिनम् कृष्णाजिनम् कार्ष्णी उपानहौ कृष्णाजिनमिति कृष्णा अजिनम् कार्ष्णी उपानः उपानहौ कार्ष्णी कार्ष्णी उपानः उपोपोपानहौ कार्ष्णी कार्ष्णी उपानः उपाष्णी इति कार्ष्णी उपानः उपोपोपानः उपानः उपमुञ्चते मुञ्चत उपोपानः उपानः उपमुञ्चते मुञ्चते मुञ्चत उपोपमुञ्चते ब्रह्मणा ब्रह्मणा मुञ्चत उपोपमुञ्चते ब्रह्मणा मुञ्चते ब्रह्मणा ब्रह्मणा मुञ्चते मुञ्चते ब्रह्मणैवैव ब्रह्मणा मुञ्चते मुञ्चते ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैव मृत्योर्मृत्योरेव ब्रह्मणा ब्रह्मणैव मृत्यो एव मृत्योर्मृत्योरेवैव मृत्योरन्तरन्तर्मृत्योरेवैव मृत्योरन्तः मृत्योरन्तरन्तर्मृत्योर्मृत्योरन्तत्ते धत्तेऽन्तर्मृत्योर्मृत्योरन्तत्ते धत्तेऽन्तरन्तर्धत्तेऽन्तरन्तर्धत्तेऽन्तरन्तर्धत्तेऽन्तः धत्तेऽन्तरन्तर्धत्ते धत्तेऽन्तर्मृत्योर्मृत्योरन्तर्धत्ते धत्तेऽन्तर्मृत्योर्मृत्योरन्तरन्तर्मृत्योर्धत्ते धत्ते मृत्योरन्तरन्तर्मृत्योर्धत्ते धत्ते धत्ते मृत्योर्मृत्योर्धत्तेऽन्तरन्तर्धत्ते मृत्योर्मृत्योर्धत्तेऽन्तः धत्तेऽन्तरन्तर्धत्ते धत्तेऽन्तरन्नाद्यादन्नाद्यादन्तर्धत्ते धत्तेऽन्तरन्नाद्यादन्नाद्यादन्तरन्नाद्यादिदीत्यन्नाद्यादन्तरन्तरन्नाद्यादिति उपमुञ्चते ्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चतेऽन्यामन्यामुपमुञ्चत ्यमन्नाद्यमवान्नाद्यगो रुङ्गैरुङ्गैर्नाद्यमवान्नाद्यमवान्नाद्यगो रुन्धेन्नाद्यगोरुन्धे नमो नमो रुन्धेन्नाद्यमन्नाद्यगोरुन्धे नमः अन्नाद्यमित्यन्नाद्यम्ते नमो नमो रुन्धे रुन्धे नमस्ते ते नमो रुन्धे रुन्धे नमस्ते नमस्ते ते नमो नमस्ते हरसे हरसे ते नमो नमस्ते हर्षे हरसे हरसे ते ते हरसे शोचिषे शोचिषे हरसे ते ते हरसे शोचिषे हरसे शोचिषे शोचिषे हरसे हरसे शोचिष इति शोचिषे हरसे हरसे शोचिष इति शोचिषे शोचिष इत्याह हेति शोचिषे शोचिष इत्याह इत्याह हेदीत्याह नमस्कृत्य नमस्कृत्या हेदीत्याह नमस्कृत्याह नमस्कृत्य नमस्कृत्याह नमस्कृत्यै नमस्कृत्याः नमस्कृत्यै नमस्कृत्यै नमस्कृत्य नमस्कृत्यै वसीयागो संवसीयागो सगो हि नमस्कृत्य नमस्कृत्यै वसीयागो संस्कृत्येति नमः कृत्या वसीयागो संवसीयागो सगो हि वसीयागो समुभजरन्ति भजरन्ति वसीयागो सगो हि वसीयागो समुभजरन्ति वसीयागो समुभजरन्ति भजरन्ति वसीयागो संवसीयागो समुभजरन्त्यन्यमन्यमुभजरन्ति वसीयागो संवसीयागो समुभजरन्त्यन्यम् भजरन्त्यन्यमन्यमुभजरन्ति भजरन्त्यन्यन्ते ते अन्यमु भजरन्ति भजरन्त्यन्यन्ते चरन्ति अन्यन्ते ते अन्यमन्यन्ते अस्मदस्मत्ते अन्यमन्यन्ते अस्मत् अस्मदस्मत्ते ते अस्मत्तबन्धुतबन्धस्मत्ते ते अस्मत्तबन्धु अस्मत्तबन्धुतबन्धस्मदस्मत्तबन्धु हेतयो हेतयस्तबन्धुस्मदस्मत्तबन्धु हेतयः हेतयो हेतयस्तबन्धुतबन्धु हेतय इति हेतयस्तबन्धुतबन्धु हेतय इति हेतय इति हेतयो हेतय इत्याह हेति हेतयो हेतय इत्याह इत्याह हेदीत्याह यञ्यमा हेदीत्याहयम् आहयञ्यमाः हयमेवैव यमाः हयमेव यमेवैव यञ्यमेव द्वेष्टि द्वेष्ट्येव यञ्यमेव द्वेष्टि एव द्वेष्टि द्वेष्ट्येवैव द्वेष्टितं तं द्वेष्ट्येवैव द्वेष्टितं द्वेष्टितं तं द्वेष्टि द्वेष्टितमस्यास्य तं द्वेष्टि द्वेष्टितमस्य स्यास्य दन्तमस्य शुचा शुचास्य दन्तमस्य शुचा शुचा शुचास्यास्य शुचार्पयत्यर्पयति शुचास्यास्य शुचार्पयति शुचार्पयत्यर्पयति शुचा शुचार्पयति पावकः पावकोऽर्पयति शुचा शुचार्पयति पावकः यदि पावकः पावकोऽर्पयत्यर्पयति पावको अस्मभ्यमस्मभ्यम् पावकोऽर्पयत्यर्पयति पावको अस्मभ्यम् पावको अस्मभ्यमस्मभ्यम् पावकः पावको अस्मभ्यगो शिवः शिवो अस्मभ्यम् पावकः पावको अस्मभ्यगो शिवः अस्मभ्यगो शिवः शिवो अस्मभ्यमस्मभ्यगो शिवो भव भव शिवो अस्मभ्यमस्मभ्यगो शिवो भव अस्मभ्यमित्यस्माभ्यम् शिवो भव भव शिवः शिवो भवेदीति भव शिवः शिवो भवेति भवेदीति भव भवेत्याह हेति भव भवेत्याह याः हेदीत्याहान्नमन्नमाहेदीत्याहान्नम् अन्नमन्नमाहाहान्नम् वैव अन्नमाहाहान्नम् वैव अन्नमन्नम् वै पावकः पावको वा अन्नमन्नम् वै पावकः वै पावकः पावको वै वै पावकोऽन्नमन्नम् पावको वै वै पावकोऽन्नम् पावकोऽन्नमन्नम् पावकः पावकोऽन्नमेवैवान्नम् पावकः पावकोऽन्नमेव अन्नमेवैवान्नमन्नमेव वा वैवान्नमन्नमेव वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे रुन्धे वावरुन्धे द्वाभ्यां द्वाभ्यागो रुन्धे वावरुन्धे द्वाभ्यां द्वाभ्यागो रुन्धे रुन्धे द्वाभ्यामध्यधि द्वाभ्यागो रुन्धे रुन्धे द्वाभ्यामधि द्वाभ्यामध्यधि द्वाभ्यां द्वाभ्यामधि क्रामति क्रामत्यधि द्वाभ्यां द्वाभ्यामधि क्रामति क्रामति क्रामत्यध्यधि क्रामति प्रतिष्ठित्यै प्रतिष्ठित्यै क्रामत्यध्यधि क्रामति प्रतिष्ठित्यै क्रामति प्रतिष्ठित्यै प्रतिष्ठित्यै क्रामति क्रामति प्रतिष्ठित्याभ्यामपश्यवतीभ्याम् प्रतिष्ठित्यै क्रामति क्रामति प्रतिष्ठित्याभ्यामपश्यवतीभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्या अपश्यवतीभ्याम् शान्त्यै शान्त्या अपश्यवतीभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्या अपश्यवतीभ्यागो शान्त्यै प्रतिष्ठित्या इति प्रतिष्ठित्यै अपश्यवतीभ्यागो शान्त्यै शान्त्या अपश्यवतीभ्यामपश्यवतीभ्यागो शान्त्यै नृषते वड्वन् रुषते नृषते वडिति इति वन् रुषते नृषते वडिति नृषदिति इति वट्पडिति व्याघारयति व्याघारयति इति वट्पडिति व्याघारयति व्याघारयति व्याघारयति व्याघारयति पञ्चा पञ्चा व्याघारयति व्याघारयति पञ्चा व्याघारयति पङ्क्त्या पङ्क्त्या व्याघारयति व्याघारयति पङ्क्त्याहृत्या हृत्या पङ्क्त्या व्याघारयति व्याघारयति पङ्क्त्याहृत्या व्याघारयतीति वि आघारयति पङ्क्त्याहृत्याहृत्या पङ्क्त्या पङ्क्त्याहृत्या यज्ञमुखं यज्ञमुखमाहृत्या पङ्क्त्या पङ्क्त्याहृत्या यज्ञमुखम् आहृत्या यज्ञमुखं यज्ञमुखमाहृत्याहृत्या यज्ञमुखमा यज्ञमुखमाहृत्याहृत्या यज्ञमुखमाहृत्येत्यामुखमायज्ञमुखं यज्ञमुखमारभते रभद आयज्ञमुखं यज्ञमुखमारभते यज्ञमुखमिति यज्ञामुखम् आरभते रभद आरभते क्ष्णयाक्ष्णयारभद आरभते क्ष्णयाक्ष्णयारभते रभते क्ष्णया व्याघारयति व्याघारयत्यक्ष्णयारभते रभते क्ष्णया व्याघारयति क्ष्णया व्याघारयति व्याघारयत्यक्ष्णयाक्ष्णया व्याघारयति तस्मात् तस्मात् व्याघारयत्यक्ष्णयाक्ष्णया व्याघारयति तस्मात् व्याघारयति तस्मात् तस्मात् व्याघारयति व्याघारयति तस्मादक्ष्णयाक्ष्णया तस्मात् व्याघारयति व्याघारयति तस्मादक्ष्णया व्याघारयदीति वि आघारयदि तस्मादक्ष्णयाक्ष्णया तस्मात् तस्मादक्ष्णया पशवः पशवो अक्ष्णया तस्मात् तस्मादक्ष्णया पशवः अक्ष्णया पशवः पशवो अक्ष्णयाक्ष्णया पशवोऽङ्गान्यङ्गानि पशवो अक्ष्णयाक्ष्णया पशवोऽङ्गानि पशवोऽङ्गान्यङ्गानि पशवः पशवोऽङ्गानि प्रप्राङ्गानि पशवः पशवोऽङ्गानि प्राङ्गानि प्रप्राङ्गान्यङ्गानि प्रहरन्ति हरन्ति प्राङ्गान्यङ्गानि प्रहरन्ति हरन्ति हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति प्रप्रहरन्ति प्रतिष्ठित्यै प्रतिष्ठित्यै प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै यद्यत् प्रतिष्ठित्यै हरन्ति हरन्ति प्रतिष्ठित्यै यत् प्रतिष्ठित्यै यद्यत् प्रतिष्ठित्यै प्रतिष्ठित्यै यद्वषट् कुर्याद्यत् प्रतिष्ठित्यै प्रतिष्ठित्यै यद्वषट् कुर्यात्प्रतिष्ठित्या इति प्रतिष्ठित्यै यद्वषट् कुर्याद्वषट् कुर्याद्यद्यद्वषट् कुर्याद्यातया मा जातया मा वषट् कुर्याद्यद्यद्वषट् कुर्याद्यातया मा कुर्याद्यातया मा यातया मा वषट् कुर्याद्वषट् कुर्याद्यातया मा स्यास्य यातया मा वषट् कुर्याद्वषट् कुर्याद्यातया मा स्यात् कुर्यादिति वषट् कुर्यादया मा स्यास्य यातया मा यातया मास्य वषट्कारो वषट्कारोऽस्य यातया मा यातया मास्य वषट्कारः यातयामेति जाता यामास्य वषट्कारो वषट्कारोऽस्यास्य वषट्कारस्यात् स्यात् वषट्कारोऽस्यास्य वषट्कारस्यात् षट्कारस्यात् स्यात् वषट्कारो वषट्कारस्यात् यद्यस्यात् वषट्कारो वषट्कारस्यात् यत् षट्कार इति वषट्कारः स्याद्यद्यस्यात् स्याद्यन्ननयत्स्यात् स्याद्यन्नयद्यन्नवषट् कुर्यात् वषट् कुर्यान्नयद्यन्नवषट् कुर्यात् वषट् कुर्यात् वषट् कुर्यान्ननवषट् कुर्यात् द्रक्षागुंसि रक्षागुंसि वषट् कुर्यान्ननवषट् कुर्यात् द्रक्षागुंसि कुर्यात् द्रक्षागुंसि रक्षागुंसि वषट् कुर्यात् वषट् कुर्यात् द्रक्षागुंसि यज्ञे यज्ञघो रक्षागुंसि वषट् कुर्यात् वषट् कुर्यात् द्रक्षागुंसि यज्ञम् कुर्यादिति वषट् कुर्यात् रक्षागुंसि यज्ञे यज्ञघो रक्षागुंसि रक्षागुंसि यज्ञघो हन्युरहन्युर्यज्ञघो रक्षागुंसि रक्षागुंसि यज्ञघो हन्यो यज्ञघो हन्युर्हन्युर्यज्ञे यज्ञघो हन्युर्वट् वट्ठन्युर्यज्ञे यज्ञघो हन्युर्वट् हन्युर्वट् वट्ठन्युर्हन्युर्वडिति वट्ठन्युर्हन्युर्वडिति वडितीति वट्वडित्याह हेति वट्वडित्याह हेदीत्याह परोक्षम् परोक्षमाहेदीत्याह परोक्षम् आह परोक्षम् परोक्षमाहाः परोक्षमेवैव परोक्षमाहाः परोक्षमेव परोक्षमेवैव परोक्षम् परोक्षमेव वषट् वषडेव परोक्षम् परोक्षमेव वषट् परोक्षमिति परः अक्षम् एव षट् वषडेवैव वषट् करोति करोति वषडेवैव वषट् करोति षट् करोति करोति वषट् वषट् करोति न करोति वषट् वषट् करोति न करोति करोति नास्यास्य न करोति करोति नास्यास्य नास्ति जातुया मा जातुया मास्य न नास्ति जातुया मातया मा जातया मास्यास्ति जातया मा षट्कारो षट्कारो जातया मास्यास्ति जातया मा षट्कारः जातया मा षट्कारो षट्कारो जातया मा जातया मा षट्कारो भवति भवति षट्कारो जातया मा जातया मा षट्कारो भवति जातयामेति जाता षट्कारो भवति भवति षट्कारो षट्कारो भवति न भवति षट्कारो षट्कारो भवति न षट्कार इति वषट्कारः भवति न भवति भवति न यज्ञं यज्ञं न भवति भवति न यज्ञं यज्ञं यज्ञं न यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञं न यज्ञगो रक्षागुंसि यज्ञगो रक्षागुंसि रक्षागुंसि यज्ञं यज्ञगो रक्षागुंसि घ्नन्ति घ्नन्ति रक्षागुंसि यज्ञं यज्ञगो रक्षागुंसि घ्नन्ति रक्षागुंसि घ्नन्ति घ्नन्ति रक्षागुंसि रक्षागुंसि घ्नन्ति हुतादो हुतादो घ्नन्ति रक्षागुंसि रक्षागुंसि घ्नन्ति हुतादः घ्नन्ति हुतादो हुतादो घ्नन्ति घ्नन्ति हुतादो वै वै हुतादो घ्नन्ति घ्नन्ति हुतादो वै हुतादो वै वै हुतादो हुतादो वा अन्येऽन्ये वै हुतादो हुतादो वा अन्ये हुताद इति हुतादः अन्ये अन्ये वै वा अन्ये देवा देवा अन्ये वै वा अन्ये देवा अन्ये देवा देवा अन्ये अन्ये देवा अहुतादो हुतादो देवा अन्ये अन्ये देवा अहुतादः देवा अहुतादो हुतादो देवा देवा अहुतादोऽन्ये अन्ये हुतादो देवा देवा अहुतादोऽन्ये हुतादोऽन्ये हुतादो हुतादोऽन्ये रागुस्तानन्ये हुतादो हुतादोऽन्ये हुताद इत्यहुतादः अन्ये रागुस्तानन्ये ेतानग्निचिदग्निचित्तानन्ये ञेतानग्निचित् अनग्निचिदग्निचित्तागुस्तानग्निचिदेवैवाग्निचित्तागुस्तानग्निचिदेवाग्निचिदेवैवाग्निचिरग्निचिरेवो भजानुभजानेवाग्निचिदग्निचिदेवो भजानग्निचिदित्यग्नीचित् एवो भजानुभजानेवैवो भजान् प्रीणादिप्रीणात्युभजानेवैवो भजान् प्रीणाति भयान् प्रीणादिप्रीणात्युभयानुभयान् प्रीणाति ये प्रीणात्युभयानुभयान् प्रीणादिये प्रीणादिये ये प्रीणादि प्रीणादिये देवा देवा ये प्रीणादि प्रीणादिये देवा ये देवा देवा ये ये देवा देवानां देवानां देवा ये ये देवा देवानां देवा देवानां देवानां देवा देवा देवानामिति देवानां देवा देवा देवानामिति देवानामिति देवानां देवानामिति देवानामिति दध्ना दध्नेदीति दध्ना मधुमिश्रेण मधुमिश्रेण दध्नेदीति दध्ना मधुमिश्रेण मधुमिश्रेण मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणावाव मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणावा मधुमिश्रेणावाव मधुमिश्रेण मधुमिश्रेणावो क्षत्युक्षत्यम मधुमिश्रेण मधुमिश्रेणावो क्षति मधुमिश्रेणेति मधुमिश्रेण क्षत्युक्षत्यमावो क्षति हुतादो हुताद उक्षत्यवावो क्षति हुतादः हुतादो हुताद उक्षत्युक्षति हुतादश्च च हुताद उक्षत्युक्षति हुतादश्च हुतादश्च च हुतादो हुतादश्चैवैव च हुतादो हुतादश्चैव इति हुतादः चैवैव चैव देवान् देवानेव चैव देवान् देवान् देवानेवैव देवान् हुतादो हुतादो देवानेवैव देवान् हुतादः देवान् हुतादो हुतादो देवान् देवान् हुतादश्च चाहुतादो देवान् देवान् हुतादश्च हुतादश्च चाहुतादो हुतादश्च यजमानो यजमानश्चाहुतादो हुतादश्च यजमानः हुताद इत्यहुतादः यजमानो यजमानश्च च यजमानः प्रीणाति प्रीणाति यजमानश्च च यजमानः प्रीणाति यजमानः प्रीणाति प्रीणाति यजमानो यजमानः प्रीणाति ते ते प्रीणाति यजमानो यजमानः प्रीणाति ते प्रीणाति ते ते प्रीणाति प्रीणादि ते यजमानं यजमानं ते प्रीणादि प्रीणादि ते यजमानं ते यजमानं यजमानं ते ते यजमानं प्रीणन्ति प्रीणन्ति यजमानं ते ते यजमानं प्रीणन्ति यजमानं प्रीणन्ति प्रीणन्ति यजमानं यजमानं प्रीणन्ति दध्ना दध्ना प्रीणन्ति यजमानं यजमानं प्रीणन्ति दध्ना प्रीणन्ति रत्ना रत्ना प्रीणन्ति प्रीणन्ति रत्नैवैव रत्ना प्रीणन्ति प्रीणन्ति रत्नैव रत्नैवैव दत्ना रत्नैव हुतादो हुताद एव दत्ना रत्नैव हुतादः एव हुतादो हुताद एवैव हुतादः प्रीणाति प्रीणाति हुताद एवैव हुतादः प्रीणाति हुतादः प्रीणाति प्रीणाति हुतादो हुतादः प्रीणाति मधुषा मधुषा प्रीणाति हुतादो हुतादः प्रीणाति मधुषा हुताद इति हुता अतः मधुषा मधुषा प्रीणाति प्रीणाति मधुषा हुतादो हुतादो मधुषा प्रीणाति प्रीणाति मधुषा हुतादः मधुषा हुतादो हुतादो मधुषा मधुषा हुतादो ग्राम्यम् ग्राम्यम् हुतादो मधुषा मधुषा हुतादो ग्राम्यम् हुतादो ग्राम्यम् ग्राम्यम् हुतादो हुतादो ग्राम्यम् वै वै ग्राम्यम् हुतादो हुतादो ग्राम्यम् वै हुताद इत्यहुता अरः ग्राम्यम् वै वै ग्राम्यम् ग्राम्यम् वा एतदेतद्वै ग्राम्यम् ग्राम्यम् वा एतद् वा एतदेतद्वै वा एतदन्नमन्नमेतद्वै वा एतदन्नम् एतदन्नमन्नमेतदेतदन्नय्यद्यदन्नमेतदेतदन्नय्यत् अन्नय्यद्यदन्नमन्नय्यद्दधिदधि यदन्नमन्नय्यद्दधि यद्दध्यारण्यमारण्यन्दधियद्यद्दध्यारण्यम् दध्यारण्यमारण्यन्दधिदध्यारण्यम् मधुमध्वारण्यन्दधिदध्यारण्यम् मधु आरण्यम् मधुमध्वारण्यमारण्यम् मधु यद्यन्मध्वारण्यमारण्यम् मधु यत् मधु यद्यन्मधु मधु यद्दध्ना दध्नायम् मधु मधु यद्दध्ना दध्ना दध्ना यद्यद्दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना यद्यद्दध्ना मधुमिश्रेण दध्ना मधुमिश्रेण मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणावोक्षत्यवोक्षति मधुमिश्रेण दध्ना दध्ना मधुमिश्रेणावोक्षति मधुमिश्रेणावोक्षत्यवोक्षति मधुमिश्रेण मधुमिश्रेणावोक्षत्युभयस्योभयस्यावोक्षति मधुमिश्रेण मधुमिश्रेणावोक्षत्युभयस्या मधुमिश्रेणेति मधु मिश्रेण ोक्षत्यवोक्षत्युभयस्यावरुध्या अवरुध्या उभयस्यावोक्षत्यवोक्षत्युभयस्यावरुध्यै अवरुध्या अवरुध्या उभयस्योभयस्यावरुध्यै द्रुमुष्टिना द्रुमुष्टिनावरुध्या उभयस्योभयस्यावरुध्यै द्रुमुष्टिना अवरुध्यै द्रुमुष्टिना द्रुमुष्टिनावरुध्या अवरुध्यै द्रुमुष्टिना वाव द्रुमुष्टिनावरुध्या अवरुध्यै द्रुमुष्टिना वाध्या ग्रुमुष्टिना वावग्रुमुष्टिना ग्रुमुष्टिनावोक्षत्युक्षत्यवग्रुमुष्टिना ग्रुमुष्टिनावोक्षति ओक्षत्युक्षत्यवावोक्षति प्राजापत्यः प्राजापत्य उक्षत्यवावोक्षति प्राजापत्यः क्षति प्राजापत्यः प्राजापत्य उक्षत्युक्षति प्राजापत्यो वै वै प्राजापत्य उक्षत्युक्षति प्राजापत्यो वै प्राजापत्यो वै वै प्राजापत्यः प्राजापत्यो वै ग्रुमुष्टिर्ग्रुमुष्टिर्वै प्राजापत्यः प्राजापत्यो वै ग्रुमुष्टिः प्राजापत्य इति प्राजापत्यः वै ग्रुमुष्टिर्ग्रुमुष्टिर्वै वै ग्रुमुष्टिस्स योनित्वाय स योनित्वाय ग्रुमुष्टिर्वै वै ग्रुमुष्टिस्स योनित्वाय ग्रुमुष्टिस्स योनित्वाय स योनित्वाय ग्रुमुष्टिर्ग्रुमुष्टिस्स योनित्वाय द्वाभ्याम् द्वाभ्यागूतयोनित्वाय ग्रुमुष्टिर्ग्रुमुष्टिस्स योनित्वाय द्वाभ्याम् योनित्वाय द्वाभ्याम् द्वाभ्यागूस योनित्वाय स योनित्वाय द्वाभ्याम् परिवर्गमपरिवर्गमेवैनानेनानेवापरिवर्गमपरिवर्गमेवैनानपरिवर्गमित्यपरिवर्गम् नेवै वैना वृत्रमहन्नहन् वृत्रमिन्द्र इन्द्रो वृत्रमहन् वृत्रमहन्नहन् वृत्रम् वृत्रम् वृत्रमहन्तम् तमहन् वृत्रम् वृत्रमहन्तम् हन्तम् तमहन्न हन्तम् वृत्रो वृत्रस्तमहन्न हन्तम् वृत्रः वृत्रो वृत्रस्तन्तम् वृत्रो हतो हतो वृत्रस्तन्तम् वृत्रो हतः वृत्रो हतो हतो वृत्रो वृत्रो हतश्रोडशभिश्रोडशभिर्हतो वृत्रो वृत्रो हतश्रोडशभिः हतश्रोडशभिश्चोडशभिर्हतो हतश्चोडशभिर्भोगैर्भोगैश्चोडशभिर्हतो ोडशभिश्चोडशभिर्भोगैरसिनादशिनाद्भोगैश्चोडशभिश्चोडशभिर्भोगैरसिनाद्भोगैश्चोडशभिश्चोडशभिर्भोगैरसिनात्सोऽसिनाद्भोगैर्भोगैरसिनात्सः अग्निरेवैवाग्निरग्निरेवास्यानेकवाननेकवानस्यास्यानेकवान् स्वेन भागधेयेन भागधेयेन भागभेदेन स्वेनानेकवाननेकवान् स्वेन भागभेदेन अनेकवानित्यनेकवान् स्वेन भागधेजेन भागधेजेन स्वेन स्वेन भागधेजेन प्रीतः प्रीतो भागधेजेन स्वेन स्वेन भागधेजेन प्रीतः भागधेयेन प्रीतः प्रीतो भागधेयेन भागधेयेन प्रीतः पाप्मानम् पाप्मानम् प्रीतो भागधेयेन भागधेयेन प्रीतः पाप्मानम् भागधेयेनेति भागधेयेन पाप्मानम् पाप्मानम् प्रीतः प्रीतः पाप्मानमप्यपि पाप्मानम् प्रीतः प्रीतः पाप्मानमपि पाप्मानमप्यपि पाप्मानम् पाप्मानमपि दहति दहत्यपि पाप्मानम् पाप्मानमपि दहति दहत्यप्यपि दहति वैश्वकर्मणेन वैश्वकर्मणेन दहत्यप्यपि दहति वैश्वकर्मणेन दहति वैश्वकर्मणेन वैश्वकर्मणेन दहति दहति वैश्वकर्मणेन पाप्मनः पाप्मनो वैश्वकर्मणेन दहति दहति वैश्वकर्मणेन पाप्मनः वैश्वकर्मणेन पाप्मनः पाप्मनो वैश्वकर्मणेन वैश्वकर्मणेन पाप्मनो निर्निष्पाप्मनो वैश्वकर्मणेन वैश्वकर्मणेन पाप्मनो निः वैश्वकर्मणेनेति वैश्वकर्मणेन पाप्मनो निर्निष्पाप्मनः पाप्मनो निर्मुच्यते मुच्यते निष्पाप्मनः पाप्मनो निर्मुच्यते निर्मुच्यते मुच्यते निर्निर्मुच्यते यय्यम् मुच्यते निर्निर्मुच्यते यम् मुच्यते यय्यम् मुच्यते मुच्यते यम् कामयेत कामयेत यम् मुच्यते मुच्यते यम् कामयेत कामयेत कामयेत यय्यम् कामयेत चरम् चरम् कामयेत यय्यम् कामयेत चरम् कामयेत चरम् चरम् कामयेत कामयेत चरम् पाप्मनः पाप्मनश्चरम् कामयेत कामयेत चरम् पाप्मनः चरम् पाप्मनः पाप्मनश्चरम् चरम् पाप्मनो निर्निष्पाप्मनश्चरम् चरम् पाप्मनो नि पाप्मनो निर्निष्पाप्मनः पाप्मनो निर्मुच्येत मुच्येत निष्पाप्मनः पाप्मनो निर्मुच्येत निर्मुच्येत मुच्येत निर्निर्मुच्येतेति मुच्येत निर्निर्मुच्येतेति मुच्येतेति मुच्येत मुच्येतेत्येकैकमेकैकमिति मुच्येत मुच्येतेत्येकैकम् इत्येकैकमेकैकमिति इत्येकैकन्दस्य तस्यैकैकमिति इत्येकैकन्दस्य एकैकन्दस्य तस्यैकैकमेकैकन्दस्य जुहुयात् जुहुयात् तस्यैकैकमेकैकन्दस्य जुहुयात् एकैकमित्येकम् एकम् जुहुयात् जुहुयात् तस्य तस्य जुहुयाच्चरम् चरम् जुहुयात् तस्य तस्य जुहुयाच्चरम् जुहुयाच्चरम् चरम् जुहुयात् जुहुयाच्चरमेवैव चरम् जुहुयात् जुहुयाच्चरमेव चरमेवैव चरम् चरमेव पाप्मनः पाप्मन एव चरम् चरमेव पाप्मनः एव पाप्मनः पाप्मन एवैव पाप्मनो निर्निष्पाप्मन एवैव पाप्मनो निः पाप्मनो निर्निष्पाप्मनः पाप्मनो निर्मुच्यते मुच्यते निष्पाप्मनः पाप्मनो निर्मुच्यते मुच्यते मुच्यते निर्निर्मुच्यते यय्यम् मुच्यते निर्निर्मुच्यते यम् मुच्यते यय्यम् मुच्यते मुच्यते यम् कामयेत कामयेत यम् मुच्यते मुच्यते यम् कामयेत यम् कामयेत कामयेत यय्यम् कामयेत ताजक् ताजक् कामयेत यय्यम् कामयेत ताजक् कामयेत ताजक् ताजक् कामयेत कामयेत ताजक् पाप्मनः पाप्मनस्ताजक् कामयेत कामयेत ताजक् पाप्मनः ताजक् पाप्मनः पाप्मनस्ताजक् ताजक् पाप्मनो निर्निष्पाप्मनस्ताजक् ताजक् पाप्मनो निः पाप्मनो निर्निष्पाप्मनः पाप्मनो निर्मुच्येत मुच्येत निष्पाप्मनः पाप्मनो निर्मुच्येत निर्मुच्येत मुच्येत निर्निर्मुच्येतेति मुच्येत निर्निर्मुच्येतेति मुच्येतेति मुच्येत मुच्येतेति सर्वाणि सर्वाणीति मुच्येत मुच्येतेति सर्वाणि सर्वाणि सर्वाणीति सर्वाणि तस्य तस्य सर्वाणीति सर्वाणि तस्य सर्वाणि तस्य तस्य सर्वाणि सर्वाणि तस्यानुदृत्यानुदृत्य तस्य सर्वाणि सर्वाणि तस्यानुदृत्यानुदृत्यानुदृत्य तस्य तस्यानुदृत्य जुहुयाज्जुहुयादनुदृत्य तस्य तस्यानुदृत्य जुहुयादृत्य जुहुयाज्जुहुयादनुदृत्यानुदृत्य जुहुयात् ताजक् ताजक् जुहुयादनुदृत्यानुदृत्य जुहुयाच्चादिकृत्येत्यनुदृत्याजुहुयात् ताजक् ताजक् जुहुयाज्जुहुयात् ताजगेवैव ताजक् जुहुयाज्जुहुयात् ताजगेव ताजगेवैव ताजक् ताजगेव पाप्मनः पाप्मन एव ताजक् ताजगेव पाप्मनः एव पाप्मनः पाप्मन एवैव पाप्मनो निर्निष्पाप्मन एवैव पाप्मनो निः पाप्मनो निर्निष्पाप्मनः पाप्मनो निर्मुच्यते मुच्यते निष्पाप्मनः पाप्मनो निर्मुच्यते मुच्यते मुच्यते निर्निर्मुच्यते थो अथो मुच्यते निर्निर्मुच्यते थो मुच्यते थो अथो मुच्यते मुच्यते थो खलु खल्वथो मुच्यते मुच्यते थो खलु अथो खलु खल्वथो अथो खलु नाना खल्वथो अथो खलु नाना इत्यथो खलु नैव सूक्ताभ्यागो सूक्ताभ्यामेव नैव उदुम्बर ऊर्जमूर्जमुदुम्बरो वैव उदुम्बर ऊर्जम् उदुम्बर ऊर्जमोच्चमुदुम्बर उदुम्बर ऊर्जमेवैवोच्चमुदुम्बर उदुम्बर ऊर्जमेवैवोर्जमूर्जमेवास्मास्मा एवोर्जमूर्जमेवास्मि एवास्मास्मा एवैवास्मैत्यस्मा प्रच्यवतेन्मनु प्रच्यवते पाव प्रच्यवते प्रच्यवते पामति ममतिमप प्रच्यवते प्रच्यवते पामतिम् प्रज्ञमद इति प्राच्यवते पामति ममतिमपापामतिम् दुर्मतिम् दुर्मति ममतिमपापामतिम् दुर्मतिम् ममतिम् दुर्मतिम् दुर्मति ममति ममतिम् दुर्मतिम् बाधमाना बाधमाना दुर्मति ममति ममतिम् दुर्मतिम् बाधमाना बाधमाना दुर्मतिम् दुर्मतिम् बाधमाना इति बाधमाना दुर्मतिम् दुर्मतिम् बाधमाना इति दुर्मतिमिति दुर्मतिम् बाधमाना इति बाधमाना बाधमाना इत्याह हेति बाधमाना बाधमाना इत्याह इत्याह हेदीत्याह रक्षसा गो रक्षसा माहेदीत्याह रक्षसा रक्षसा गो रक्षसा माह रक्षसामपहत्या अपहत्ये रक्षसा माह रक्षसामपहत्ये रक्षसामपहत्या अपहत्ये रक्षसा गो रक्षसामपहत्ये राजो राजोपहत्ये रक्षसा गो रक्षसामपहत्ये राजा अपहत्ये राजो राजोपहत्या अपहत्ये राजस्पोषे पोषे राजोपहत्या अपहत्ये राजस्पोषे अपहत्या इत्यपहत्ये राजस्पोषे पोषे राजो राजस्पोषे यज्ञपति यज्ञपतिम् पोषे राजो राजस्पोषे यज्ञपतिम् पोषे यज्ञपति यज्ञपतिम् पोषे पोषे यज्ञपतिमाभजन्ति राभजन्ति यज्ञपतिम् पोषे पोषे यज्ञपतिमाभजन्ति यज्ञपतिमाभजन्ति राभजन्तिर्यज्ञपति यज्ञपतिमाभजन्तीरितीत्याभजन्तिर्यज्ञपति यज्ञपतिमाभजन्तीरिति यज्ञपतिमिति यज्ञपतिम् भजन्तीरितीत्याभजन्ति राभजन्तीरित्याहेत्याभजन्ति राभजन्तीरित्याहेदीत्याः पशवः पशव आहेदीत्याः पशवः पशवः पशव आहाः पशवो वै वै पशव आहाः पशवो वै पशवो वै वै पशवः पशवो वै रायो रायो वै पशवः पशवो वै रायः वै राजो राजो वै वै राजस्पोषः पोषो राजो वै वै राजस्पोषः राजस्पोष पोषो राजो राजस्पोषः पशून् पशून् पोषो राजो राजस्पोषः पशून् पशून् पशून् पोषः पोषः पशोनेवैव पशून् पोषः पोषः पशोनेव पशूनेवैव पशून् पशूनेवावैव पशून् पशूनेवावा वै वावरुन्धे रुन्धे वै वै वावरुन्धे रुन्धे वावरुन्धे षड्भिः षड्भिरुन्धे वावरुन्धे षड्भिः षड्भिः षड्भिरुन्धे रुन्धे षड्भिर्हरति हरति षड्भिरुन्धे रुन्धे षड्भिर् हरति षड्भिः षड्भिर्हरति षट् षड्भिरहरति षट् षड्भिरहरति षड्भिरहरति षड्वै वै षट्भिरहरति षट्वै षड्वै वै षट्षड्वा अर्धवर्धवो वै षट्षड्वा अर्धवः अर्धवर्धवो वै वा अर्धवऋतुभिरऋतुभिरऋतवो वै वा अर्धवऋतुभिः अर्धवऋतुभिरऋतुभिरऋतवो वै वा अर्धवऋतुभिः हरिकेशो हरिकेश पुरस्तादिति पुरस्तादित्याहेति पुरस्तादित्याहेदीत्याः प्रसूत्यै प्रसूत्य

अन्तरिक्षमन्तरिक्षं वा इवेम वा अन्तरिक्षम् वा अन्तरिक्षमन्तरिक्षम् वै वा अन्तरिक्षमिवेन्तरिक्षमन्तरिक्षम् अन्तरिक्षमिवेवान्तरिक्षमन्तरिक्षमिवाग्नि ऐत्रमाग्नि ऐत्रमिवान्तरिक्षमन्तरिक्षमिवाग्नि ऐत्रम् इवाग्नि ऐत्रमाग्नि ऐत्रमिवेवाग्नि ऐत्रमाग्नि ऐत्र आग्नि ऐत्र आग्नि ऐत्रमिवेवाग्नि ऐत्रमाग्नि ऐत्रे आग्नि ऐत्रमाग्नि ऐत्र आग्नि ऐत्र आग्नि ऐत्रमाग्नि ऐत्रमाग्नि ऐत्रेष्मानमश्मानमाग्नि ऐत्र आग्नि ऐत्रमाग्नि ऐत्रमाग्नि ऐत्रेष्मानम् आग्नि ऐत्रमित्याग्नि ऐत्रम् आग्नि ऐत्रेष्मानमश्मानमाग्नि ऐत्र आग्नि ऐत्रेष्मानम् निन्यष्मानमाग्नि ऐत्र आग्नि ऐत्रेष्मानन्नि आग्नि ऐत्र इत्याग्नि ऐत्रे अश्मानम् निन्यष्मानमश्मानम् निदधाति दधाति न्यष्मानमश्मानम् निदधाति निदधाति दधाति निदधाति सप्रताय सत्त्वाय दधाति निदधाति सत्त्वाय दधाति सत्त्वाय सत्त्वाय दधाति दधाति सत्त्वाय द्वाभ्याम् द्वाभ्यागो सत्त्वाय दधाति दधाति सत्त्वाय द्वाभ्या सत्त्वाय द्वाभ्याम् द्वाभ्यागो सत्त्वाय सत्त्वाय द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्यै द्वाभ्यागो सत्त्वाय सत्त्वाय द्वाभ्याम् प्रतिष्ठित्यै द्वायेति सत् द्वाभ्याम् प्रतिष्ठित्यै प्रतिष्ठित्यै द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै विमानो विमानः प्रतिष्ठित्यै द्वाभ्याम् द्वाभ्याम् प्रतिष्ठित्यै विमानः प्रतिष्ठित्यै विमानो विमानो प्रतिष्ठित्यै प्रतिष्ठित्यै विमान एष एष विमानः प्रतिष्ठित्यै प्रतिष्ठित्यै विमान एषः प्रतिष्ठित्या इति प्रतिष्ठित्यै विमान एष एष विमानो विमान एष दिवो दिव एष विमानो विमान एष दिवः विमान इति विमानः एष दिवो दिव एष एष दिवो मध्ये मध्ये दिव एष एष दिवो मध्ये दिवो मध्ये मध्ये दिवो दिवो मध्य आस्त आस्ते मध्ये दिवो दिवो मध्य आस्ते मध्य आस्त आस्ते मध्ये मध्य आस्त इदीत्या आस्ते मध्ये मध्य आस्त इदि आस्त इदीत्या आस्त आस्त इत्याह हेत्या आस्त आस्त इत्याह इत्याह हेदीत्याह विव्या हेदीत्याह हवि हविव्याह हव्ये वैव्याह हव्ये वा वैव विव्ये वैतयैतयैव विव्येवैतया वैतयैतयै वै वैतया मिमीते मिमीत एतयै वै वैतया मिमीते एतया मिमीते मिमीत एतयैतया मिमीते मध्ये मध्ये मिमीत एतयैतया मिमीते मध्ये मिमीते मध्ये मध्ये मिमीते मिमीते मध्ये दिवो दिवो मध्ये मिमीते मिमीते मध्ये दिवः मध्ये दिवो दिवो मध्ये मध्ये दिवो निहितो निहितो दिवो मध्ये मध्ये दिवो निहितः दिवो निहितो निहितो दिवो दिवो निहितः प्रश्नः प्रश्नन्निहितो दिवो दिवो निहितः प्रश्निः निहितः प्रश्नः प्रश्नन्निहितो निहितः प्रश्निरश्माश्मा प्रश्नन्निहितो निहितः प्रश्निरश्मा निहित इति निहितः प्रश्नरश्माश्मा पृष्ट्यः पृष्ट्यरश्मेदीत्यस्मा पृष्ट्यः पृष्ट्यरश्मेदि अश्मेदीत्यस्माश्मेत्याह हेत्यस्माश्मेत्याह हेदीत्याहान्नमन्नमा हेदीत्याहान्नम् आहान्नमन्नमाहान्नम् वैव अन्नमाहान्नम् वै अन्नम् वैव अन्नमन्नम् वै पृष्ट्यपृष्ट्य वा अन्नमन्नम् वै पृष्टि वै पृष्ट्यपृष्ट्य वै वै पृष्ण्यन्नमन्नम् पृष्ट्यवै वै पृष्ण्यन्नम् पृष्ट्यन्नमन्नम् पृष्ट्यपृष्ट्यन्नमेवैवान्नम् पृष्ट्यपृष्ट्यन्नमेव अन्नमेवैवान्नमन्नमेव वा वैवान्नमन्नमेव वा वै वै वा वृन्धे रुन्धे वै वै वा वृन्धे अवरुन्धे रुन्धे वा वरुन्धे ततसृभिश्चतसृभिरुन्धे वा वरुन्धे ततसृभिः चतसृभिश्चतसृभिरुन्धे रुन्धे चतसृभिराचतसृभिरुन्धे रुन्धे चतसृभिराचतसृभिश्चतसृभिरापुच्छात्पुच्छादाचतसृभिश्चतसृभिरापुच्छादेत्येति चत्वारि चत्वार्येति पुच्छात्पुच्छादेति चत्वारि चत्वारि चत्वार्येत्येति चत्वारि छन्दागोति छन्दागोति चत्वार्येत्येति चत्वारि छन्दागोति चत्वारि छन्दागोंसि छन्दागोंसि चत्वारि चत्वारि छन्दागोंसि छन्दोभिश्छन्दोभिश्छन्दागोंसि चत्वारि चत्वारि छन्दागोंसि छन्दोभिः छन्द छन्दोभिरेवेन्द्रमिन्द्रमेवेन्द्रम् विश्वा विश्वा इन्द्रमेवैवेन्द्रम् विश्वाहा विश्वा विश्वा इन्द्रमिन्द्रम् विश्वा अवेवृधन्नवेवृधन् विश्वा इन्द्रमिन्द्रम् विश्वा अवेवृधन् विश्वा अवेवृधन्नवेवृधन् विश्वा विश्वा अवेवृधन्नितीत्यवेवृधन् विश्वा विश्वा अवेवृधन्निति अवेवृधन्नितीत्यवेवृधन्नवेवृधन् नित्याहाहेत्यवेवृधन्नवेवृधन् नित्याहाहेदीत्याह वृद्धिम् वृद्धिमाहेदीत्याह वृद्धिम् वृद्धिम् वृद्धिमाहाः वृद्धिमेवैव वृद्धिमाहाः वृद्धिमेव वृद्धिमेवैव वृद्धिम् वृद्धिमेवोपावर्तत उपावर्तत एव वृद्धिम् वृद्धिमेवोपावर्तते एवोपावर्तत उपावर्तत एवैवोपावर्तते वाजानाम् वाजानामुपावर्तत एवैवोपावर्तते वाजानावर्तते वाजानाम् वाजानामुपावर्तत उपावर्तते वाजानागोसत्पति गोसत्पतिम् वाजानामुपावर्तत उपावर्तते वाजानागोसत्पति उपावर्तत इत्युपा आवर्तते वाजानागोसत्पति गोसत्पतिम् वाजानाम् वाजानागोसत्पतिम् पतिम् पति गोसत्पतिम् वाजानाम् वाजानागोसत्पतिम् पतिम् सत्पतिम् पतिम् पति गोसत्पति गोसत्पतिम् पतिमिति पति गोसत्पति गोसत्पतिम् पतिमिति सत्पतिमिति सत् पतिम् पदिमितेति पदिम् पदिमित्याहाहेति पदिम् पदिमित्याहाहेदीत्याहान्नमन्नमाहेदीत्याहान्नम् आहान्नमन्नमाहान्नम् वैवान्नमाहान्नम् वै अन्नम् वैवान्नमन्नम् वैवाजो वाजो वान्नमन्नम् वैवाजः वैवाजो वाजो वै वैवाजोन्नमन्नम् वाजो वै वैवाजोन्नम् वाजोन्नमन्नम् वाजो वाजोन्नमे वैवान्नम् वाजो वाजोन्नमेवान्नमे वैवान्न नमन्नमेवा वा वैवान् नमन्नमेवा महा एवा वा वै वै वावरुन्धे रुन्धे वै वै वावरुन्धे अवरुन्धे रुन्धे वावरुन्धे सुम्नहो सुम्नहो रुन्धे वावरुन्धे सुम्नहो रुन्धे सुम्नहो सुम्नहो रुन्धे रुन्धे सुम्नहोर्यज्ञो यज्ञः सुम्नहो रुन्धे रुन्धे सुम्नहोर्यज्ञः सुम्नहोर्यज्ञो यज्ञः सुम्नहो सुम्नहोर्यज्ञो देवान् देवान् यज्ञः सुम्नहो सुम्नहोर्यज्ञो देवान् सुम्नहोरिति सुम्ना यज्ञ देवान् देवान् यज्ञ यज्ञ देवागो आ देवान् यज्ञ यज्ञ देवागो आ देवागो आ देवान् देवागो आ च देवान् देवागो आ च वक्षद्वक्षदिति वक्षच्च वक्षदिति क्षदिति वक्षद्वक्षदित्याहेति वक्षद्वक्षदित्याः हेदीत्याः प्रजा प्रजा हेदीत्याः प्रजा प्रजा प्रजाः प्रजा वै वै प्रजाः प्रजा वै प्रजा वै वै प्रजा प्रजा वै पशवः पशवो वै प्रजा प्रजा वै पशवः प्रजेति प्राजा वै पशवः पशवो वै वै पशवः सुम्नगो सुम्नम् पशवो वै वै पशवः सुम्नम् पशवः सुम्नगो सुम्नम् पशवः पशवः सुम्नम् प्रजाम् प्रजागो सुम्नम् पशवः पशवः सुम्नम् प्रजा सुम्नम् प्रजाम् प्रजागो सुम्नगो सुम्नम् प्रजामेवैव प्रजागो सुम्नगो सुम्नम् प्रजामेव प्रजामेवैव प्रजाम् प्रजामेव पशून् पशोनेव प्रजाम् प्रजामेव पशोरामिति प्राजा पशून् पशोनेवैव पशूनात्मन्नात्मन् पशोनेवैव पशूनात्मन् पशूनात्मन्नात्मन् पशून् पशूनात्मन् धत्ते धत्त आत्मन् पशून् पशूनात्मन् धत्ते आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते यक्षद्यक्षद्धत्त आत्मन्नात्मन् धत्ते यक्षद् धत्ते यक्षद्यक्षद्धत्ते धत्ते यक्षदग्निरग्निर्यक्ष धत्ते धत्ते यक्षदग्निः यक्षदग्निरग्निर्यक्षत्यक्षदग्निर्देवो देवो अग्निर्यक्षद्यक्षदग्निर्देवः अग्निर्देवो देवो अग्निरग्निर्देवो देवान् देवान् देवो अग्निरग्निर्देवो देवान् देवो देवान् देवान् देवो देवो देवागु आ देवान् देवो देवो देवागु आ देवागु आ देवान् देवागु आ च देवान् देवागु आ च वक्षत् वक्षच्च वक्षत् वक्षद्वक्षच्च वक्षदितीति वक्षच्च च वक्षदितीति वक्षद्वक्षदित्याहाहेति वक्षद्वक्षदित्याहाहेदीत्याह स्वगाकृत्यै स्वगाकृत्या आहेदीत्याह स्वगाकृत्यै स्वगाकृत्यै स्वगाकृत्या आहः स्वगाकृत्यै वाजस्य वाजस्य स्वगाकृत्या आहः स्वगाकृत्यै वाजस्य स्वगाकृत्यै वाजस्य वाजस्य स्वगाकृत्यै स्वगाकृत्यै वाजस्य मामा वाजस्य स्वगाकृत्यै स्वगाकृत्यै वाजस्य मागाकृत्या इति स्वगाकृत्यै वाजस्य मामा वाजस्य वाजस्य मा प्रसवेन प्रसवेन मा वाजस्य वाजस्य मा प्रसवेन प्रसवेन प्रसवेन मामा प्रसवेनोग्राभेणो ग्राभेण प्रसवेन मामा प्रसवेनोग्राभेण प्रसवेनोग्राभेणोग्राभेण प्रसवेन प्रसवेनोग्राभेणो दुदुद्ग्राभेण प्रसवेन प्रसवेनोग्राभेणो सवेनेति प्रसवेन ग्राभेणो दुदुद्ग्राभेणोग्राभेणोदग्रभीदग्रभी दुदुद्ग्राभेणोग्राभेणोदग्रभीद्राभेणेत्युत ग्राभेणोदग्रभीदग्रभीदुदुदग्रभेदितीत्यग्रभीदुदुदग्रभेदितीत्यग्रभेदग्रभेदित्याहेत्यग्रभेदग्रभेदित्याहेत्याहासा वसावाहेदित्याहासौ असावसावाहासौ वैव असावसौ वा आदित्य आदित्यो वा असावसौ वा आदित्यः आदित्य आदित्यो वैव आदित्य उद्यन्नुद्यन्नादित्यो वैव आदित्य उद्यन् आदित्य उद्यन्नुद्यन्नादित्य आदित्य उद्यन्नुद्राभ उद्ग्राभ उद्यन्नादित्य आदित्य उद्यन्नुद्राभः उद्यन्नुद्राभ उद्ग्राभ उद्यन्नुद्यन्नुद्राभ एष एष उद्ग्राभ उद्यन्नुद्यन्नुद्राभ एषः उद्यन्निद्राभ एष एष उद्ग्राभ उद्ग्राभ एष निम्रोजन् निम्रोजन्नेष उद्ग्राभ उद्ग्राभ एष निम्रोजन् ग्राभ इत्युत् ग्राभः एष निम्रोजन् निम्रोजन्नेष एष निम्रोजन् निग्राभो निग्राभो निम्रोजन्नेष एष निम्रोजन् निग्राभः निम्रोजन् निग्राभो निग्राभो निम्रोजन् निम्रोजन् निग्राभो ब्रह्मणा ब्रह्मणा निग्राभो निम्रोजन् निम्रोजन् निग्राभो ब्रह्मणा निम्रोजन्निति निम्रोजन् निग्राभो ब्रह्मणा ब्रह्मणा निग्राभो निग्राभो ब्रह्मणैवैव ब्रह्मणा निग्राभो निग्राभो ब्रह्मणैव निग्राभ इति निग्राभः ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवात्मानमात्मानमेव ब्रह्मणा ब्रह्मणैवात्मानम् एवात्मानमात्मानमेवैवात्मानमुद्गृह्णात्यगृह्णात्यात्मानमेवैवात्मानमुद्गृह्णाति आत्मानमुद्गृह्णात्युद्गृह्णात्यात्मानमात्मानमुद्गृह्णाति ब्रह्मणा ब्रह्मणो गृह्णात्यात्मानमात्मानमुद्गृह्णाति ब्रह्मणा गृह्णाति ब्रह्मणा ब्रह्मणो गृह्णात्यगृह्णाति ब्रह्मणा भ्रातृव्यं भ्रातृव्यं ब्रह्मणो गृह्णात्यगृह्णाति ब्रह्मणा भ्रातृव्यं गृह्णादित्युत् गृह्णादि ब्रह्मणा भ्रातृव्यं भ्रातृव्यं ब्रह्मणा ब्रह्मणा भ्रातृव्यन्निनि भ्रातृव्यं ब्रह्मणा ब्रह्मणा भ्रातृव्यन्नि भ्रातृव्यन्निनि भ्रातृव्यं भ्रातृव्यन्नि गृह्णाति गृह्णादिनि भ्रातृव्यं भ्रातृव्यन्नि गृह्णाति गृह्णाति गृह्णादिनि गृह्णाति